अथ चतुर्थकाण्डे द्वितीयप्रश्नस्य घनपाठः आरम्भः। विष्णोः क्रमः क्रमो विष्णोर्विष्णोः क्रमो आस्त्यसि क्रमो विष्णोर्विष्णोः क्रमोऽसि क्रमक्रमास्यभिमादिहाभिमादिहासिक्रमक्रमास्यभिमादिहाभिमादिहास्यस्तिभिमादिहागायत्रं छन्दो गायत्रम अभिमादिहाभिमादिहा गायत्रं छन्दः गायत्रं छन्दश्छन्दो गायत्रं गायत्रं छन्द आच्छन्दो गायत्रं गायत्रं छन्द आच्छन्दश्छन्द आरोहरोहाच्छन्दश्छन्द आरोहारोहरोहारोह पृथिवीं पृथिवी गोरोहारोह पृथिवीं पृथिवी गोरोहरोह पृथिवी मन्वनु पृथिवी गोरोहरोह पृथिवी मनो पृथिवी मन्वनु पृथिवीं पृथिवे मनोविव्यनु पृथिवीं पृथिवे मनवे मनोविव्यन्मनु विक्रमस्व क्रमस्वव्यन्मनु विक्रमस्व क्रमस्व क्रमस्व विविक्रमस्व निर्भक्तो निर्भक्तः क्रमस्व विविक्रमस्व निर्भक्तः निर्भक्तो निर्भक्तः क्रमस्व क्रमस्व निर्भक्तः निर्भक्तः क्रमस्व क्रमस्व निर्भक्तः सः निर्भक्तः निर्भक्तो निर्भक्तः सैन्यगोध निर्भक्तो निर्भक्तः सयम् निर्भक्त इति निर्भक्तः निर्भक्तः विष्मा विष्णोर्विष्णोर्विष्मा यञ्जन् विष्मा विष्णोः विष्मा विष्णोर्विष्णोर्विष्मा विष्णोः क्रम क्रमो विष्णोर्विष्मा विष्णोः क्रमः क्रम क्रम विष्णोर्विष्णोः क्रमास्य सिक्रम विष्णोर्विष्णोः क्रमोऽसि क्रम क्रमोऽसि शत्रो जतः शत्रो यतः शत्रो यतोऽस्ति शत्रो यतो हन्ता हन्ता शत्रो यतोऽस्ति शत्रो यतो हन्ता हन्ता हन्ता शत्रो यतः शत्रो यतो हन्तानुष्टुभमानुष्टुभगो हन्ता शत्रो यतः शत्रो यतो हन्तानुष्टुभौ शत्रो यत इति शत्रु यतः हन्तानुष्टुभमानुष्टुभगो हन्ता हन्तानुष्टुभञ्छन्दश्छन्द अनुष्टुभगो हन्ता हन्तानुष्टुभञ्छन्दः अनुष्टुभञ्छन्दश्छन्द अनुष्टुभमानुष्टुभञ्छन्द आच्छन्द अनुष्टुभमानुष्टुभञ्छन्द आनुष्टुभमित्यानो छन्द आच्छन्दश्छन्द आरोहरोहाच्छन्दश्छन्द आरोह आरोहरोहारोह दिशो दिशो रोहारोह दिशः दिशो दिशो रोहरोह दिशोन्वनु दिशो रोहरोह दिशोनु दिशोन्वनु दिशो दिशो नविव्यनु दिशो दिशो नवि अनुविव्यन्वनु विक्रमस्व क्रमस्व व्यन्वनु विक्रमस्व क्रमस्व क्रमस्व विविक्रमस्व निर्भक्तो निर्भक्तः क्रमस्व विविक्रमस्व निर्भक्तः क्रमस्व निर्भक्तो निर्भक्तः क्रमस्व क्रमस्व निर्भक्तः स स निर्भक्तः क्रमस्व क्रमस्व निर्भक्तः सः निर्भक्तः स स निर्भक्तो निर्भक्तः स यञ्जगो स निर्भक्तो निर्भक्तः स यौ निर्भक्त इति निः भक्तः यञ्जगो सदयम् विष्मो यगो सदयम् विष्मो यञ्जन् विष्मःग्निरक्रन्ददक्रन्ददग्निस्तनयन् स्तनयन्नग्निरक्रन्ददक्रन्ददग्निस्तनयन् अग्निस्तनयम् स्तनयम् अग्निरग्निस्तनयन् निवेव स्तनयम् अग्निरग्निस्तनयन् निवेव स्तनयन् स्तनयन् निवद्यौर्यौरिवस्तनयम् स्तनयन् निवद्यौद्यौरिवेवद्यौ क्षामक्षामद्यौरिवेवद्यौः क्षामक्षामद्यौर्यौः क्षामारेरिहद्रेरिहत्क्षामद्यौर्यौः क्षामारेरिहद् क्षामारेरिहद्रेरिहत्क्षामक्षामारेरिहद्वेरुधो वीरुधोरेरिहत्क्षामक्षामारेरिहद्वेरुधःरेरिहद्वीरुधो वीरुधोरेरिहद्रेरिहद्वीरुधः समञ्जन् समञ्जनु वीरुधोरेरिहद्रेरिहद्वीरुधः समञ्जन् वीरुधः समञ्जन् समञ्जनु वीरुधो वीरुधः समञ्जन् समञ्जन्निति सम् अञ्जन् सद्योजज्ञानो जज्ञानः सद्यः सद्योजज्ञानो विविजज्ञानः सद्यः सद्योजज्ञानो वि ज्ञानो विविजज्ञानो जज्ञानो विहि विजज्ञानो जज्ञानो विहि मोहिः मिद्ध इद्ध इ मोहिः मिद्धः मिद्ध इद्ध इ मे मिद्ध्वाक्षदक्षदिद्ध इ मे मिद्ध्वाक्षद अक्षदक्षदिद्ध इद्धो अक्षदाक्षदिद्ध इद्धो अक्षदाक्षदक्षदा रोदसि रोदसि आक्षदक्षदा रोदसि आरोदसि रोदसि आरोदसि भानुना भानुना रोदसि आरोदसि भानुना रोदसि भानुना भानुना रोदसि रोदसि भानुना भाति भाति भानुना रोदसि रोदसि भानुना भाति रोदसि इति रोदसि भानुना भाति भाति भानुना भानुना भात्यन्तरन्तर्भाति भानुना भानुना भात्यन्तः भात्यन्तरन्तर्भाति भ्यावर्तिन्नभ्यावर्तिन्नभिनो नो अभ्यभ्यावर्तिन्नभ्यावर्तिन्नभिनः अभ्यावर्तिन्नित्यभि आवर्तिन्नभिनो नो अभ्यभिन आनो अभ्यभिन आनो न आवर्तस्व वर्तस्वानो न आवर्तस्वावर्तस्व वर्तस्वावर्तस्वायुषायुषा वर्तस्वावर्तस्वायुषायुषा वर्तस्व वर्तस्वायुषा वर्चसा वर्चसायुषा वर्तस्व वर्तस्वायुषा वर्चसायुषा वर्चसा वर्चसा युषायुषा वर्चसा संज्ञा संज्ञा वर्चसा युषायुषा वर्चसा संज्ञा संज्ञा संज्ञा वर्चसा वर्चसा संज्ञा मेधया मेधया संज्ञा वर्चसा वर्चसा संज्ञा मेधया संज्ञा मेधया मेधया संज्ञा संज्ञा मेधया प्रजया प्रजया मेधया संज्ञा संज्ञा मेधया प्रजया मेधया प्रजया प्रजया मेधया मेधया प्रजया धनेन अङ्गिरो अङ्गिरोग्नेऽग्ने अङ्गिरश्शतकोशतमङ्गिरोग्नेऽग्ने अङ्गिरश्शतम् अङ्गिरश्शतकोशतमङ्गिरो अङ्गिरश्शतन्ते देशतमङ्गिरो अङ्गिरश्शतन्ते शतकोशतन्ते सन्तु सन्तु ते शतकोशतन्ते सन्तु सन्तु सन्तु ते सन्त्वावृतावृतस्सन्तु ते सन्त्वावृतः आवृतावृतस्सन्तु सन्त्वावृतः सहस्रको सहस्रमावृतस्सन्तु सन्त्वावृतः सहस्रम् आवृतसहस्रको सहस्रमावृत आवृतसहस्रम् ते सहस्रमावृत आवृतसहस्रम् ते आवृत इत्यावृतः सहस्रम् ते सहस्रको सहस्रम् दौपावृत उपावृतस्ते सहस्रको सहस्रम् दौपावृतः उपावृतस्ते उपावृतः आवृत इत्युपावृतः हारुषमन्तरन्तरहारुषमन्तः हारुषमन्तरन्तरहारुषमहारुषमन्त अग्ने रुजा त्वं रुजा त्वं तगो रुजा रुजा त्वं घाजा घाज जातवेदा जातवेदा वेदाः परिपरिजातु वेदाः वेदा इति जाताः वेदाः अप्सु अप्सु तृतीयम् तृतीयमप्सु नृमणा नृमणा अप्सु तृतीयम् तृतीयमप्सु नृमणाः अप्सु नृमणा नृमणा अप्स्वप्सु नृमणा अजस्रमजस्रम् नृमणा अप्स्वप्सु नृमणा अजस्रम् अप्सित्यपोत्सु नृमणा अजस्रमजस्रम् नृमणा नृमणा अजस्रमिन्धान इन्धानोऽजस्रम् नृमणा नृमणा अजस्रमिन्धान इति नृमणाः अजस्रमिन्धान इन्धानोऽजस्रमजस्रमिन्धान एनमेनमिन्धानोऽजस्रमजस्रमिन्धान एनम् एनमेनमिन्धान इन्धान एनञ्जरते जरत एनमिन्धान इन्धान एनञ्जरते एनञ्जरते जरत एनमेनञ्जरते स्वाधी स्वाधीर्जरत एनमेनञ्जरते स्वाधी स्वाधी स्वाधीर्जरते जरते स्वाधी स्वाधीरिति स्वाधे ते वित्म विद्माते अग्ने अग्ने ते वित्म विद्माते अग्ने अग्ने अग्ने ते अग्ने त्रेधा त्रेधाग्ने ते अग्ने त्रेधा त्रेधाग्ने अग्ने त्रेधा त्रयाणि त्रयाणि त्रेधाग्ने अग्ने त्रेधा त्रयाणि त्रेधा त्रयाणि त्रयाणि त्रेधा त्रेधा त्रयाणि विद्म विद्म त्रयाणि त्रेधा त्रेधा त्रयाणि विद्म त्रयाणि विद्म विद्म त्रयाणि त्रयाणि विद्माते देविद्म त्रयाणि त्रयाणि विद्माते विद्माते देविद्म विद्माते सद्म सद्म ते विद्म विद्माते सद्म सद्म सद्म ते सद्म विभृतम् विभृतगो सद्म ते सद्म विभृतम् सद्म विभृतम् विभृतगो सद्म सद्म विभृतम् पुरुत्रा पुरुत्रा विभृतगो सद्म सद्म विभृतम् पुरुत्रा पुरुत्रा पुरुत्रा विभृतम् विभृतम् पुरुत्रा विभृतमिति विभृतमुरुते पुरुत्रा ते विद्म विद्माते नाम नाम ते विद्म विद्माते नाम ते नाम नाम ते नाम परमम् परमम् नाम ते नाम परमम् नाम परमम् परमम् नाम नाम परमम् गुहा गुहा परमम् नाम नाम परमम् गुहा गुहा गुहा परमम् परम गुहा यद्यत् गुहा परमम् परमम् गुहा यत् यद्यत् गुहा गुहा यद् विद्म विद्म यद् गुहा गुहा यद् विद्म विद्म विद्म यद् यद् विद्मादन्तम् विद्म यद् यद् विद्मादम् विद्मादन्तम् विद्म विद्मादमुत्सन्तम् विद्म विद्मादमुत्सन्तमुत्सन्तमुत्सं यतो यत उत्सन्तन्तमुत्संयतः संयतो यत उत्समुत्संयतः जगन्था जगन्थ यत उत्समुत्संयतः जगन्था जगन्था जगन्थ यतो यत आजगन्था जगन्थेत्या जगन्था समुद्रेत्वा त्वा समुद्रे समुद्रे त्वा नृमणा नृमणा स्त्वा समुद्रे समुद्रे त्वा नृमणाः नृमणा नृमणा स्त्वा त्वा नृमणा अप्सप्स नृमणा स्त्वा त्वा नृमणा अप्सु नृमणा अप्सप्स नृमणा नृमणा अप्स्वन्तरन्तरप्सु नृमणा नृमणा अप्स्वन्तः नृमणा अप्स्वन्तरन्तरप्स्वा अप्स्वन्तरं नृजक्षा नृजक्षा अन्तरप्स्वा अप्स्वन्तरं नृजक्षा नृजक्षा अन्तरन्तं नृजक्षा ईध ईधे नृजक्षा अन्तरन्तं नृजक्षा ईधे नृजक्षा ईध ईधे नृजक्षा नृजक्षा ईधे दिवो दिव ईधे नृजक्षा नृजक्षा ईधे दिवः नृजक्षा इति नृजक्षा ईधे दिवो दिव ईध ईधे दिवो अग्ने अग्ने दिव ईध ईधे दिवो अग्ने दिवो अग्ने अग्ने दिवो दिवो अग्न ऊधन्नोधन्नग्ने दिवो दिवो अग्न ऊधन्न अग्न ऊधन्नोधन्नग्ने अग्न ऊधन्नो ऊधन्नित्यूधन्नो तृतीयेत्त्वा तृतीये तृतीयेत्त्वा रजसि रजसि त्वा तृतीये तृतीयेत्त्वा रजसि रजसि रजसि त्वा त्वा रजसि तस्थिवागुंसं तस्थिवागुंसकं रजसि त्वा त्वा रजसि तस्थिवागुंसं रजसि तस्थिवागुंसं तस्थिवागुंसकं रजसि रजसि तस्थिवागुंसमृतस्य तस्य तस्थिवागुंसकं रजसि रजसि तस्थिवागुंसमृतस्य तस्थिवागुंसमृतस्य तस्य तस्थिवागुंसं तस्थिवागुंसमृतस्य यो नौ यो नावृतस्य तस्थिवागुंसं तस्थिवागुंसमृतस्य यो नौ मृतस्य यो नौ यो नावृतस्य तस्य यो नौ महिषा महिषा यो नावृतस्य तस्य यो नौ महिषा महिषा महिषा यो नौ यो नो महिषा अहिन्वन्न हिन्वन् महिषा यो नौ यो नो महिषा अहिन्वन् महिषा अहिन्वन्न हिन्वन् महिषा महिषा अहिन्वन् अग्निरक्रन्ददक्रन्ददग्निस्तनयन् स्तनयन्नग्निरक्रन्ददक्रन्ददग्निस्तनयन्स्तनयन् स्तनयन्नग्निरग्निस्तनयन् निवेव स्तनयन्नग्निरग्निस्तनयन् निवा स्तनयन् निवेव स्तनयन् स्तनयन् निवद्योर्जोरिव स्तनयन् स्तनयन् निवद्योर्जोरिवेवत्यौः क्षामक्षामत्यौरिवेवत्यौः क्षामायोः क्षामक्षामद्योद्योः क्षामारेरिहद्रेरिहत्क्षामद्योद्योः क्षामारेरिहत् क्षामारेरिहद्रेरिहत् क्षामक्षामारेरिहद्वीरुधो वीरुधोरेरिहत्क्षामक्षामारेरिहद्वीरुधः रेरिहद्वीरुधो वीरुधो रेरिहद्रेरिहद्वीरुधः समञ्जन् मनीषाणां मनीषाणाम् प्रार्पणः प्रार्पणो मनीषाणाम् मनीषाणाम् प्रार्पणः सोमगोपाः सोमगोपाः प्रार्पणो मनीषाणाम् मनीषाणाम् प्रार्पणः सोमगोपाः प्रार्पणः सोमगोपाः सोमगोपाः प्रार्पणः प्रार्पणः सोमगोपाः प्रार्पण इति प्रार्पणः सोमगोपा इति सोम ग्रे अग्रे भाति विभात्यग्रे अग्रे भाति भात्यग्र उषसामुषसामग्रे भाति भात्यग्र उषसामुषसामग्रे अग्र उषसामिधान इधान उषसामग्रे अग्र उषसामिधानः उषसामिधान इधान उषसामुषसामिधानः धान इति धानः यस्ते तेजोजस्ते अद्याद्य तेजोजस्ते अद्याद्यते ते अद्य कृणवत् कृणवदद्यते ते अद्य कृणवत् अद्य कृणवत् कृणवदद्याद्य कृणवत् भद्रजोजे भद्रजोजे कृणवदद्याद्य कृणवत् भद्रशोचे भद्रशोचे भद्रशोचे कृणवत् कृणवत् भद्रशोचे पूपम पूपम भद्रशोचे कृणवत् कृणवत् भद्रशोचे पूपम भद्रशोचे पूपम पूपम भद्रशोचे भद्रशोचे पूपम देवदेवा पूपम भद्रशोचे भद्रशोचे पूपम देवा शोच इति भद्रा शोचे पूपम देवदेवा पूपम पूपम देव कृतवन्तं कृतवन्तं देवा पूपम पूपम देव कृतवन्तं कृतवन्तं कृतवन्तं देवदेव कृतवन्तमग्ने अग्ने कृतवन्तं देवदेव कृतवन्तमग्ने कृतवन्तमग्ने अग्ने कृतवन्तं कृतवन्तमग्ने कृतवन्तमिति कृता वन्दम् अन्न इत्यग्रे वन्दं प्रप्रदन्नयनयतं प्रप्रदन्नया अन्नयनयतं दन्नय प्रतरां प्रतरान्नयतं दन्नय प्रतरां प्रतरां प्रतरान्नयनय प्रतरां वस्योवस्य प्रतरान्नयनय प्रतरां वस्यः प्रतरां वस्योवस्य प्रतरां प्रतरां वस्यो अच्छाच्छवस्य प्रतरां प्रतरां वस्यो अच्छातरामिति प्रातरा वस्यो अच्छाच्छवस्यो वस्यो अच्छाभ्यभ्यच्छवस्यो वस्यो अच्छाभिच्छाभ्यभ्यच्छाच्छाभिद्युम्नं युम्नमभ्यच्छाच्छाभिद्युम्नम् अभिद्युम्नं युम्नमभ्यभिद्युम्नं देवभक्तं देवभक्तं युम्नमभ्यभिद्युम्नं देवभक्तं युम्नं देवभक्तं देवभक्तं युम्नं युम्नं देवभक्तं यविष्ठ यविष्ठ देवभक्तं युम्नं युम्नं देवभक्तं यविष्ठ देवभक्तं यविष्ठ यविष्ठ देवभक्तं देवभक्तं यविष्ठ देवभक्तमिति देवा भक्तं यविष्ठेति यविष्ठा तन्दमातं भज भज तमातं भज भज भज तन्दं भज सौश्रवसेषु सौश्रवसेषु भज तन्दं भज सौश्रवसेषु भज सौश्रवसेषु सौश्रवसेषु भज भज सौश्रवसेष्वग्ने अग्ने सौश्रवसेषु भज भज सौश्रवसेष्वग्ने सौश्रवसेष्वग्ने अग्ने सौश्रवसेषु सौश्रवसेष्वग्न उक्त उक्त उक्त उक्ते अग्ने सौश्रवसेषु सौश्रवसेष्वग्न उक्त उक्ते उक्त उक्त उक्त उक्ते अग्ने अग्न उक्त उक्त उक्त उक्ते अग्ने अग्न उक्त उक्त उक्त उक्त उक्त उक्त उक्त भज भजोक्त उक्त उक्त उक्त भज उक्त इत्युक्ते भज भज भज शस्यमाने शस्यमाने भज भज शस्यमाने शस्यमाने शस्यमाने भज भज शस्यमाने शस्यमान इति शस्यमाने सूर्ये सूर्ये प्रियः प्रियः सूर्ये प्रियः प्रियः सूर्ये प्रियः प्रियः सूर्ये प्रियः सूर्ये प्रिय प्रिय सूर्ये सूर्ये प्रियो अग्नाग्ना प्रिय सूर्ये सूर्ये प्रियो अग्ना अग्नाग्ना प्रिय प्रियो अग्ना भवादि भवात्यग्ना प्रिय प्रियो अग्ना भवादि अग्ना भवादि भवात्यग्नाग्ना भवात्युद्भवात्यग्नाग्ना भवात्युद्भवादि भवात्युद्यातेन जातेनोद्भवादि भवात्युद्यातेन उज्जातेन जातेनोदुज्जातेन भिनदत् भिनदज्जातेनोदुज्जातेन भिनदत् भिनदत् भिनदज्जातेन जातेन भिनदद्भिनदज्जातेन जातेन भिनदुत् भिनदुत् भिनदत् भिनदुज्जनित्वै जनित्वैरुत् भिनदत् भिनदुज्जनित्वै जनित्वैरुदुज्जनित्वैरित्वैरजनित्वैमग्ने यजमाना यजमाना अग्ने त्वां त्वामग्ने यजमाना अग्ने यजमाना यजमाना अग्ने अग्ने यजमाना अन्वनु यजमाना अग्ने अग्ने शिवतमः शिवतमो भव शिवतमः सुप्रतीकः सुप्रतीकः शिवतमो भव भव शिवतमः सुप्रतीकः शिवतमः सुप्रतीकः सुप्रतीकः शिवतमः सुप्रतीको विभावस विभावस सुप्रतीकः शिवतमः सुप्रतीको विभावस शिवतम इति शिवातमः सुप्रतीको विभावस विभावस सुप्रतीकः सुप्रतीको विभावस सुप्रतीक इति सुप्रतीकः विभावसुरति विभावसुः प्रेदग्ने अग्न इति प्रेदग्ने दग्ने अग्न इति दग्ने ज्योतिष्मान् ज्योतिष्मानग्न इति दग्ने ज्योतिष्मान् ज्योतिष्मान् ज्योतिष्मानग्ने अग्ने ज्योतिष्मान् याहि याहि ज्योतिष्मानग्ने अग्ने ज्योतिष्मान् याहि ज्योतिष्मान् याहि याहि ज्योतिष्मान् ज्योतिष्मान् याहि शिवेभिर्याहि ज्योतिष्मान् ज्योतिष्मान् याहि शिवेभिः शिवेभिः शिवेभिर्याहि याहि शिवेभिरच्चिभिरच्चिभिः शिवेभिर्याहि याहि शिवेभिरच्चिभिः ृणुध्वगो सुरभौ सुरभौ कृणुध्वगुस्योने स्योने कृणुध्वगो सुरभौ कृणुध्वगो सुरभौ सुरभौ मातुर्यथा उपस्थे यथोपस्थेन्दरन्दरुपस्थेन्दरन्दरुपस्थ उपस्थेन्दरस्यामस्यामन्तरुपस्थ उपस्थेन्दरस्यामस्यामन्तरन्दरस्यागोशिवतमस्यवतमो अन्वनत्वो गुणादिगुणादित्वो अन्वनत्वो गृणादि त्वस्वो गृणादि बन्दारुर्बन्दारुर्गृणादि त्वस्वो गृणादि बन्दारुर्बन्दारुर्बन्दारुर्गृणादि ते बन्दारुर्बन्दारुस्ते धनुवन् धनुवन् ते बन्दारुर्बन्दारुस्ते धनुवं धनुवं ते धनुवं वन्दे धनुवं ते धनुवं वन्दे धनुवं धनुवं वन्दे अग्ने वन्दे धनुवं धनुवं वन्दे अग्ने वन्दे अग्ने इत्यग्ने सबोधि सूरिर्बोधि सबोधि सूरिः बोधि सूरिः सूरिर्बोधि बोधि सूरन् मघवा मघवा सूरिर्बोधि बोधि सूरन् मघवा ुंसिस्मद्योधिजोध्यस्मद्वेषाकुंसि ीते दविच छवीते दविच दविविच सर्पद सर्पद छवि च सर्पद सर्पद सर्पद सर्पदातो अतः सर्पद सर्पदातः अतः सर्पद सर्पदातो ये ये अतः सर्पद सर्पदातो ये अतो ये ये अतो अतो येत्रात्र ये अतो अतो येत्रात्र ये येत्रस्थस्थात्र ये येत्रस्थात्रस्थपुराणाः पुराणास्थात्रात्रस्थपुराणाः पुराणास्थस्थ पुराणा ये ये पुराणास्थस्थ पुराणा ये पुराणा ये ये पुराणाः पुराणा ये च ये पुराणाः पुराणा ये च ये च नूतना नूतनाश्च ये च नूतना नूतना नूतनाश्च च नूतना इति नूतना दादादादिदं यमो यम इदमदादादिदं यमः यमो यम इदमिदं यमो वसानम वसानं यम इदमिदं यमो वसानं यमो वसानम वसानं यमो यमो वसानं पृथिव्याः पृथिव्याः अवसानं यमो यमो वसानं पृथिव्याः पृथिव्याः पृथिव्याः अवसानम अवसानं पृथिव्याः क्रन्नक्रं पृथिव्याः अवसानम अवसानं पृथिव्याः क्रन्न अवसानमित्यवासानं क्रन्नक्रं पृथिव्याः पृथिव्याः क्रन्निममिममक्रं पृथिव्याः पृथिव्याक्रन्निममक्रन्निमं पितरः पितर इममक्रन्नक्रन्निमं पितरः पितरः पितर इममिमं पितरो लोकं लोकं पितर इममिमं पितरो लोकं पितरो लोकं लोकं पितरः पितरो लोकमस्मा अस्मै लोकं पितरः पितरो लोकमस्मै लोकमस्मास्मै लोकं लोकमस्मै इत्यस्मिभस्माग्नेरग्नेर्भस्मास्यभस्माग्नेरग्नेर्भस्मासि ज्ञानमसि कामधरणं कामधरणमसि ज्ञानकोऽसं ज्ञानमसि कामधरणं ज्ञानमिति कामधरणं कामधरणमस्यति कामधरणं मयि मयि कामधरणमस्यति कामधरणं मयि कामधरणं मयि मयि कामधरणं कामधरणं मयि ते मयि कामधरणं कामधरणं मयि ते कामधरणमिति कामधरणं ते मयि मयि ते कामधरणं कामधरणं ते मयि मयि ते कामधरणं कामधरणं कामधरणं ते कामधरणं भूयात् भूयात् कामधरणं ते कामधरणं भूयात् कामधरणं भूयात् भूयात् कामधरणं कामधरणं कामधरणमिति कामधरणं भूयादिति भूयासंयाजासंयापो भूयासंयापः प्रियाः प्रिया भूयायावः प्रियाः प्रिया प्रिया भोव प्रियास्तनुवस्तनुवः प्रिया भोव प्रियास्तनुवः प्रियास्तनुवस्तनुवः प्रियाः प्रियास्तनुवः सगोसन्तनुवः प्रियाः प्रियास्तनुवस्वम् अनुवस्सगोसन्तनुवस्तनुवस्सं प्रिया प्रियासं तनुवस्तनुवस्सं प्रिया प्रिया प्रियासगोसं प्रिया प्रिया हृदयानि हृदयानि प्रिया सुपुंसं प्रिया हृदयानि हृदयानि हृदयानि प्रिया प्रिया हृदयानि भो हृदयानि प्रिया प्रिया हृदयानि वः हृदयानि भो हृदयानि हृदयानि वः इति वः आत्मा वो आत्मात्मा वो अस्त्वस्तु वा आत्मात्मा वो अस्तु वो अस्त्वस्तु वो अस्तु संप्रिय संप्रियो अस्तु वो अस्तु संप्रियः अस्तु संप्रिय संप्रियो अस्तुस्तु संप्रिय संप्रिया संप्रिया संप्रियो अस्तुस्तु संप्रिय संप्रिया संप्रिय संप्रिया संप्रिया संप्रिय संप्रिय संप्रिया सर्व सर्व संप्रिया संप्रिय संप्रिय संप्रिया सर्व संप्रिय इति संप्रिया तनुव तनुव संप्रिया संप्रिया तनुव मम मम तनुव संप्रिया संप्रिया तनुव मम संप्रिया इति संप्रिया मम मम तनुव तनुव मम मेति मम अयगोस सोजमयगोस अग्निरग्निस्व जमयगोस अग्निः अग्निरग्निस्व सो अग्निर्यस्मिन् अग्निस्व सो अग्निर्यस्मिन् अग्निर्यस्मिन् यस्मिन् अग्निरग्निर्यस्मिन् सोमगौ सोमयस्मिन् अग्निरग्निर्यस्मिन् सोमौ सोमगौ सोमयस्मिन् यस्मिन् सोममिन्द्र इन्द्र सोमयस्मिन् यस्मिन् सोममिन्द्रः सोममिन्द्र इन्द्र सोमगौ सोममिन्द्र सुतगौ सुतमिन्द्र सोमगौ सोममिन्द्र सुतौ सुतगौ सुतमिन्द्र इन्द्र सुतं दधे दधे सुतमिन्द्र इन्द्र सुतं दधे दधे दधे सुतगौ सुतं दधे जठर जठरे दधे सुतगौ सुतं दधे जठरे जठरे जठरे दधे दधे जठरे वावशानो वावशानो जठरे दधे दधे जठरे वावशानः जठरे वावशानो वावशानो जठरे जठरे वावशानः वावशान इवावशानः श्रियं वाजं वाजगौ सहस्रियगौ सहस्रियं वाजमत्यमत्यं वाजगौ सहस्रियगौ सहस्रियं वाजमत्यं वाजमत्यमत्यं वाजं वाजमत्यन्ननात्यं वाजं वाजमत्यन्नात्यन्ननात्यमत्यन्न सत्यगौ सत्यन्नात्यमत्यन्न सत्यौ सप्तिगौ सप्तिन्नन सप्तिगौ सवान् सवान् सप्त्यन्नन सप्तिगौ सवान् सवान् सवान् सप्तगौ सप्तगौ सवान् सन् सन् सवान् सप्तगौ सप्तगौ सवान् सन् सवान् सन् सन् सवान् सवान् सन् स्तूयसे स्तूयसे सवान् सवान् सन् स्तूयसे सवानिति सवान् स्तूयसे स्तूयसे सन् सन् स्तूयसे जातवेदो जातवेदस्तूयसे सन् स्तूयसे जातवेदः स्तूयसे जातवेदो जातवेदस्तूयसे स्तूयसे जातवेदः जातवेद इति जातवेदः अग्ने दिवो दिवोऽग्नेऽग्ने दिवो अर्णमन्नं दिवोऽग्नेऽग्ने दिवो अर्णौ दिवो अर्णमन्नं दिवो दिवो अर्णमच्छाच्छार्णं दिवो दिवो अर्णमच्छार्णमच्छाच्छार्णमन्नमच्छाजिगासि जिगास्यच्छार्णमन्नमच्छाजिगासि छाजिगासि जिगास्यच्छाच्छाजिगास्यच्छाच्छजिगास्यच्छाच्छजिगास्यच्छा जिगास्यच्छा देवान् देवागो अच्छ जिगासि जिगास्यच्छा देवाच्छा देवान् देवागो अच्छाच्छा देवागो ऊजिष ऊजिषे देवागो अच्छाच्छा देवागो ऊजिषे देवागो ऊजिष ऊजिषे देवान् देवागो ऊजिषे सृष्टिया सृष्टिया ऊजिषे देवान् देवागो ऊजिषे सृष्टिया सृष्टिया ऊजिष ऊजिषे सृष्टिया ये ये सृष्टिया ऊजिष ऊजिषे सृष्टिया ये सृष्टिया ये ये सृष्टिया सृष्टिया ये यदि ये परस्ता परस्ताद्याया परस्ता आद्रोचने रोचने परस्ताद्याया परस्ता आद्रोचने परस्ता आद्रोचने रोचने परस्ता आत्परस्ता आद्रोचने सूर्यस्य सूर्यस्य रोचने परस्ता आत्परस्ता आद्रोचने सूर्यस्य सूर्यस्य सूर्यस्य रोचने रोचने सूर्यस्य याया सूर्यस्य रोचने रोचने सूर्यस्य सूर्यस्य याया सूर्यस्य सूर्यस्य याश्च जया सूर्यस्य सूर्यस्य याश्च जयाश्चावस्तादवस्ता आच्चयाश्चावस्तावस्तादवस्ता आच्चावस्तादुपतिष्ठन्तौपतिष्ठन्तेऽवस्ता आच्चावस्तादुपतिष्ठन्ते अवस्तादुपतिष्ठन्तौपतिष्ठन्तेऽवस्तादवस्तादुपतिष्ठन्त आप आपौपतिष्ठन्तेऽवस्तादवस्तादुपतिष्ठन्त आपः उपतिष्ठन्त आप आप उपतिष्ठन्तौपतिष्ठन्त आपः उपतिष्ठन्त इत्युपातिष्ठन्ते आप इत्यापः ज्ञेयत्यरग्ने ज्ञेयत्ते तेजदग्ने ज्ञेयत्ते ज्ञेयद्यत्ते दिवि दिवि तेजद्य चित्ते दिवि दिवि दिवि ते दिवि वर्चो वर्चो दिवि ते दिवि वर्चः वर्चो वर्चो दिवि दिवि वर्चः पृथिव्यां पृथिव्यां वर्चो दिवि दिवि वर्चः पृथिव्यां पृथिव्यां पृथिव्यां वर्चो वर्चः पृथिव्यां यद्यत् पृथिव्यां वर्चो वर्चः पृथिव्यां पृथिव्यां यद्यत् पृथिव्यां पृथिव्यां यदोषधीष्वोषधीषु यत् पृथिव्यां पृथिव्यां यदोषधीषु यदोषधीष्वोषधीषु यद्यदोषधेष्वप्स्वप्सोषधीषु यद्यदोषधेष्वप्सु ओषधीष्वप्सोषधीष्वोषधीष्वप्सु वा भाप्सोषधीष्वोषधीष्वप्सु वा भाप्सप्सु वा यजत्र यजत्र भाप्सप्सु वा यजत्र स्वित्यगोसु वा यजत्र यजत्र वा यजत्र यत्रेति यजत्र येनान्तरिक्षमन्तरिक्षं येन येनान्तरिक्षमुरु उर्वन्तरिक्षं येन येनान्तरिक्षमुरु अन्तरिक्षमुरु उर्वन्तरिक्षमन्तरिक्षमुर्वादन्थादनन्थोर्वन्तरिक्षमन्तरिक्षमुर्वादन्थादन्थादन्तोरु उर्वातदन्थत्वेषस्त्वेष आतदन्थोरुन्थत्वेषस्त्वेष सत्त्वेष आतदन्थादन्थत्वेषस्सः आतदन्थेत्यादन्थेषस्त्वेषस्त्वेषस्स भानुर्भानुस्सत्त्वेषस्त्वेषस्स भानुः भानुर्भानुस्सद भानुरर्णवो अर्णवो भानुस्सद भानुरर्णवः भानुरर्णवो अर्णवो भानुर्भानुरर्णवो नृजक्षानृजक्षा अर्णवो भानुर्भानुरर्णवो नृजक्षानृजक्षार्णवो अर्णवो नृजक्षाः इति नृजक्षाः ईश्यासो अग्नयो अग्नयः पुरीश्यासः पुरीश्यासो अग्नयः प्रावणेभिः प्रावणेभिरग्नयः पुरीश्यासः पुरीश्यासो अग्नयः प्रावणेभिः प्रावणेभिरग्नयो अग्नयः प्रावणेभिः सजोषसः सजोषसः प्रावणेभिरग्नयो अग्नयः प्रावणेभिः सजोषसः प्रावणेभिः सजोषसः सजोषसः प्रावणेभिः प्रावणेभिः सजोषसः ुषन्दाञ्जुषन्दागो हव्यमाहुतमाहुतगो हव्यञ्जुषन्दाञ्जुषन्दागो हव्यमाहुतम् हव्यमाहुतमाहुतगो हव्यगो हव्यमाहुतमनमेव अनमेव आहुतगो हव्यगो हव्यमाहुतमनमेव आहुतमनमेव अनमेव आहुतमाहुतमनमेव इष इशोनमेव आहुतमाहुतमनमेव इषः आहुतमित्याहुतम् अनमेव इष इशोनमेव अनमेव इषो महीर्महीरिशोनमेव अनमेव इषो महीषो महेर्महीरिष इषो महे महीरिति महीनमग्ने अग्न इडामिडामग्ने पुरुदगोंसं पुरुदगोंसमग्न इडामिडामग्ने पुरुदगोंसं पुरुदगोंसं पुरुदगोंसमग्ने अग्ने पुरुदगोंसगोंसनिगोंसनिं पुरुदगोंसमग्ने अग्ने पुरुदगोंसगोंसनिं पुरुदगोंसगोंसनिगोंसनिं पुरुदगोंसं पुरुदगोंसगोंसनिं गोर्गोंसनिं पुरुदगोंसं पुरुदगोंसगोंसनिं गोर्गोंसनिं पुरुदगोंसनिं गोर्गोंसनिगोंसनिं शश्वत्तमगो हवमानाय हवमानाय साध साध हवमानाय हवमानाय साध साधेति साधा स्यान्नो न स्यात् स्यान्नः सोनु सोनुर्न स्यात् स्यान्नः सोनुः सोनु सोनुर्नो न सोनुस्तनयस्तनयः सोनुर्नो न सोनुस्तनयः सोनुस्तनयस्तनयः सोनु सोनुस्तनयो विजावा विजावातनयः सोनु सोनुस्तनयो विजावा विजावातनयस्तनयो विजावाग्नेग्ने विजावातनयस्तनयो विजावाग्ने विजावाग्नेग्ने विजावा विजावाग्ने साग्ने विजावा विजावाग्ने साजावेति विजावाग्ने साग्नेग्ने सा ते देशाग्नेग्ने सा ते निर्योजित अर्थ योजत जातो जातो जत अर्थ योजत जातः जातो जातो यतो यतो जातो अरोजथा अरोजथा जातो यतो यतो जातो अरोजथा अरोजथा अरोजथा जातो जातो अरोजथा अरोजथा इत्यरोजथा जानन् जानन् तं तं जानन्नग्ने अग्ने जानन् तं तं जानन्नग्ने जानन्नग्ने अग्ने जानन् जानन्नग्न अग्ने जानन् जानन्नग्न अग्ने अग्न आरोहरोहाग्ने अग्न आरोह आरोहरोहारोहाथाथरोहारोहाथा रोहाथाथरोहरोहाथा नो नो अथरोहरोहाथानः थानो नो अथाथानो वृद्धय वृद्धय नो अथाथानो वृद्धया वर्धय वर्धय नो नो वृद्धया रयिगो रयिं वर्धय नो नो वृद्धया रयो रयिगो रयिं वर्धय वर्धया रयिं रयिमिति रयो सिचिच्छितसितजातया देवतया देवतजातया अस्य सितया देवतया देवतया देवतजात जातया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतयातया देवतयाङ्गिरस्वत् देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवा ध्रुवाङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवाङ्गिरस्वध्रुवा ध्रुवाङ्गिरस्वदङ्गिरस्वध्रुवासीदसीदध्रुवाङ्गिरस्वदङ्गिरस्वध्रुवासीदा संप्रियो संप्रियो रो जिष्णो सुमनस्य मानो रो जिष्णो संप्रियो संप्रियो रो जिष्णो सुमनस्य मानो संप्रियाविति विष्णो सुमनस्य मानो सुमनस्य मानो रोजिष्णु रोजिष्णु सुमनस्य मानो जिष्णो इति रोजिष्णो सुमनस्य माना विदिशो मनस्य मानो ऊर्जमभ्यभ्योर्जमोर्जमभिसंवसानो संवसानाभव्योर्जमोर्जमभिसंवसानो संवसानौ संवसानाभव्यभिसंवसानौ सगुं सगुं संवसानाभव्यभिसंवसानौ संवसानौ सगुं सगुं संवसानौ संवसानौ संवाम् वागो सगुं संवसानौ संवसानौ संवासानाविदिशम् संवाम् वागो सगुं संवाम् मनागोंसि मनागोंसि वागो सगुं संवाम् मनागोंसि मनागोंसि मनागोंसि वाम् वाम् मनागोंसि सगुं संमनागोंसि वाम् वाम् मनागोंसि संमनागोंसि सगुं संमनागोंसि मनागोंसि संव्रता व्रता संमनागोंसि मनागोंसि संव्रता संव्रता व्रता सगुं संव्रता सगुं संव्रता सगुं संव्रता संव्रता सगुं संव्रता व्रता समुभुगं व्रता व्रता समुभुसगुं समुचित्तानि चित्तान्युसगुं समुचित्तानि चित्तानि चित्तान्युपचित्तान्या चित्तान्युपचित्तान्या चित्तान्या चित्तानि चित्तान्याकरमकरमा चित्तानि चित्तान्याकरम् अकरमकरमाकरमकरमित्यकरम् अग्ने पुरीष्य पुरीष्याग्नेऽग्ने पुरीष्याधिपा अधिपाः पुरीष्याग्नेऽग्ने पुरीष्याधिपा पुरीष्याधिपा अधिपाः पुरीष्य पुरीष्याधिपा भव भवाधिपाः पुरीष्य पुरीष्याधिपा भवाधिपा भव भवाधिपा अधिपा भवा त्वं त्वं भवाधिपा अधिपा भवा त्वं अधिपा इत्यधिपा त्वं त्वं भव भवा त्वन्नो नस्त्वं भव भवा त्वन्नः नस्त्वन्नः नैते नः ऊर्जमोर्जमिषमिषमोर्जञ्जिजमाना जयजमानायोर्जमिषमिषमोर्जञ्जितमानाय जयजमानायजमानायोर्जमोर्जञ्जितमानाय धेहि धेयजमानायोर्जमोर्जञ्जितमानाय धेयजमानाय धेहि यजमानाय यजमानाय धेहि हेति धेहिष्यस्त्वं त्वं पुरीष्यः पुरीष्यस्त्वमग्ने अग्ने त्वं पुरीष्यः पुरीष्यस्त्वमग्ने त्वमग्ने अग्ने त्वं त्वमग्ने रयिमान् रयिमानग्ने त्वं त्वमग्ने रयिमान् रयिमान् रयिमानग्ने अग्ने रयिमान् पुष्टिमान् पुष्टिमान् रयिमानग्ने अग्ने रयिमान् पुष्टिमान् रयिमान् पुष्टिमान् पुष्टिमान् रयिमान् रयिमान् पुष्टिमागो अस्यति पुष्टिमान् रयिमान् रयिमान् पुष्टिमागो असि पुष्टिमानिति रयिमा पुष्टिमागो अस्यति पुष्टिमान् पुष्टिमागो असि पुष्टिमानिति पुष्टिमा असेत्यसे शिवाः कृत्वा कृत्वा शिवाः शिवाः कृत्वा दिशो दिशः कृत्वा शिवाः शिवाः कृत्वा दिशः दिशो दिशः कृत्वा कृत्वा दिशः सर्वाः सर्वा दिशः कृत्वा कृत्वा दिशः सर्वा सर्वाः सर्वा दिशो दिश सर्वा स्वागु स्वागुं सर्वा दिशो दिश सर्वा स्वा स्वागु स्वागु सर्वा सर्वा स्वायो निज्ञो निग्गु स्वागु सर्वा सर्वा स्वायो निज्ञो निग्गु स्वागु स्वायो निमिहे हजो निग्गु स्वागु स्वायो निमिहा हासदो असद एहे हासदः हासदो असद आसदः असद इत्यसदः भवतन्नो न भवतं भवतन्नः समनसौ समनसो नो भवतं भवतन्नः समनसौ समनसौ समनसौ नो नः समनसौ समोकसौ समोकसौ समनसौ नो नः समनसौ समोकसौ समनसौ समोकसौ समोकसौ समनसौ समनसौ समोकसावरे पसावरे पसौ समोकसौ समनसौ समनसौ समोकसावरे पसौ समनसाविदिशा मनसौ समोकसावरे पसावरे पसौ समोकसौ समोकसावरे पसौ समोकसाविदिशम् यज्ञं मा यज्ञगोहिगोंसिष्टगोहिगोंसिष्टं यज्ञं मा यज्ञगोहिगोंसिष्टं यज्ञगोहिगोंसिष्टगोहिगोंसिष्टं यज्ञं यज्ञगोहिगोंसिष्टं मामाहिगोंसिष्टं यज्ञं यज्ञगोहिगोंसिष्टं मामाहिगोंसिष्टं मामाहिगोंसिष्टगोहिगोंसिष्टं मा यज्ञपतिं यज्ञपतिं माहिगोंसिष्टगोहिगोंसिष्टं मा यज्ञपतिं यज्ञपतिं यज्ञपतिं मामा यज्ञपतिं जातवेदसौ जातवेदसौ यज्ञपतिं मामा यज्ञपतिं जातवेदसौ यज्ञपतिं जातवेदसौ जातवेदसौ यज्ञपतिं यज्ञपतिं जातवेदसौ शिवौ शिवौ जातवेदसौ यज्ञपतिं यज्ञपतिं जातवेदसौ शिवौ यज्ञपतिमिति यज्ञपतिं जातवेदसौ शिवौ शिवौ जातवेदसौ जातवेदसौ शिवौ भवतं भवतगौ शिवौ जातवेदसौ जातवेदसौ शिवौ भवतं जातवेदसाविति जातवेदसौ शिवौ भवतं भवतगौ शिवौ शिवौ भवतमद्याद्य भवतगौ शिवौ शिवौ भवतमद्याद्य भवतं भवतमद्यनो नोद्य भवतं भवतमद्यनः नोत्याग्निनः मातेवेव माता मातेव पुत्रम् पुत्रमिव माता मातेव पुत्रम् पुत्रम् पुत्रमिवेव पुत्रम् पृथिवी पृथिवी पुत्रमिवेव पुत्रम् पृथिवी पृथिवी पुत्रम् पुत्रम् पृथिवी पुरीष्यम् पुरीष्यम् पृथिवी पुत्रम् पुत्रम् पृथिवी पुरीष्यम् पुरीष्यम् पुरीष्यम् पृथिवी पृथिवी पुरीष्यमग्निमग्निम् पुरीष्यम् पृथिवी पृथिवी पुरीष्यमग्निमग्निम् पुरीष्यम् पुरीष्यमग्निगुस्वे स्वे अग्निम् पुरीष्यम् पुरीष्यमग्निगुस्वे स्वे स्वे अग्निमग्निगुस्वे यो नौ यो नौ स्वे अग्निमग्निगुस्वे यो नौ स्वे नाभार भार्यो नौ यो नाभारुखो का भार्यो नौ यो नाभारुखारुखो का भारभारुखाम् विश्वैर्विश्वैस्तान्ताम् विश्वैर्देवैर्देवैर्विश्वैस्तान्ताम् विश्वैर्देवैर्देवैर्विश्वैर्विश्वैर्देवैर्ऋतुभिर्ऋतुभिर्देवैर्विश्वैर्विश्वैर्देवैर्ऋतुभिः ऋतुभिर्देवैर्देवैर्ऋतुभिः संविधान संविधान ऋतुभिर्देवैर्देवैर्ऋतुभिः संविधानः संविधान संविधान ऋतुभिर्ऋतुभिः संविधान प्रजापतिः प्रजापतिः संविधान ऋतुभिर्ऋतुभिः संविधान प्रजापतिः संविधान प्रजापतिः प्रजापतिः संविधान संविधान प्रजापतिर्विश्वकर्मा विश्वकर्मा प्रजापतिः संविधान संविधान प्रजापतिर्विश्वकर्मा इति विश्वकर्मा विश्वकर्मा प्रजापति प्रजापति विश्वकर्मा विश्वकर्मा प्रजापति प्रजापति विश्वकर्मा प्रजापति विश्वकर्मा विश्वकर्मा विश्वकर्मा विमुञ्चतु मुञ्चतु विश्वकर्मा विश्वकर्मा विमुञ्चतु विश्वकर्मेति विश्वकर्मा विमुञ्चतु विमुञ्चतु मुञ्चतु यदस्यास्य यदस्य बारे बारे अस्य यद्य दस्य बारे बारे बारे अस्यास्य बारे रजसोरजसः पारे रे रजसो रजसः पारे बारे रजसः शुक्रगौ शुक्रगौ रजसः पारे बारे रजसः शुक्रौ रजसः शुक्रगौ शुक्रगौ रजसो रजसः शुक्रं ज्योतिर्ज्योतिः शुक्रगौ रजसो रजसः शुक्रं ज्योतिः शुक्रं ज्योतिर्ज्योतिः शुक्रगौ शुक्रं ज्योतिरजायता जाय तज्योतिः शुक्रगौ शुक्रं ज्योतिरजायता जाय तज्योतिर्ज्योतिरजायता जायतेत्यजायता नस्तत्तन्नः परिषत् परिषन् नस्तत्तन्नः परिषद् परिषत् परिषन् नो नः परिषदत्यति परुषन्नो नः परिषदति षदत्यति परुषत् परुषदतिद्विषो द्विषो अतिपरुषत् परुषदतिद्विषः द्विषो द्विषो अत्यधिद्विषोग्नेग्ने द्विषो अत्यधिद्विषोग्नेग्ने द्विषो द्विषोग्ने वैश्वानर वैश्वानराग्ने द्विषो द्विषोग्ने वैश्वानराग्ने वैश्वानर वैश्वानराग्नेग्ने वैश्वानर स्वाहा स्वाहा वैश्वानराग्नेग्ने वैश्वानर स्वाहा वैश्वानर स्वाहा स्वाहा वैश्वानर वैश्वानर स्वाहा स्वाहा नमो नमस्सु ते तेषु नमो नमस्सु ते तेषु सुते निरृते निरृते तेषु सुते निरृते ते निरृते निरृते ते ते निरृते विश्वरूपे विश्वरूपे निरृते ते ते निरृते विश्वरूपे निरृते विश्वरूपे विश्वरूपे निरृते निरृते विश्वरूपे यस्मयम यस्मयम विश्वरूपे निरृते निरृते विश्वरूपे यस्मयम निरृत इति निहृते विश्वरूपे यस्मयम यस्मयम विश्वरूपे विश्वरूपे यस्मयम यस्मयम विश्वरूपे विश्वरूपे यस्मयम् विश्वरूप इति विश्वरूपे यस्मयम् विजयस्मयम यस्मयम् विचृत कृतव्य यस्मयम यस्मयम् विचृता चृत विचृता बन्धम् बन्धम् चृत विचृता बन्धम् बन्धम् बन्धम् चृत कृता बन्धमेतमेतम् बन्धम् चृत कृता बन्धमेतम् बन्धमेतमेतम् बन्धम् बन्धमेतम् एतमेत्येतम् यमेन त्वं त्वं यमेन यमेन त्वं यम्या यम्या त्वं यमेन यमेन त्वं यम्या यम्या यम्या त्वं त्वं यम्या संविधाना संविधाना यम्या त्वं त्वं यम्या संविधाना संविधाना संविधाना यम्या यम्या संविधानोत्तमोत्तमको संविधाना यम्या यम्या संविधानोत्तमम् संविधानोत्तमोत्तमको संविधाना संविधानोत्तमन्नाकन्नाकमुत्तमको संविधाना संविधानोत्तमन्नाको संविधानेति ोहयेमिमगोरोहयेमीमम्यत्ते देवी देवी तेजद्यत्ते देवी देवी देवी ते ते देवी निरृतिर्निरुति देवी ते ते देवी निरृतिः निरृदर्देवी देवी निरृदिरा बबन्धा बबन्ध निरृदर्देवी देवी निरृदिरा बबन्धा निरृदिरा बबन्धा बबन्ध निरृदिरा बबन्धदा मदामा बबन्ध निरृदिरा बबन्धदा मारृदिरबन्धदा मदामा बबन्धा बबन्धदाम ग्रीवासु ग्रीवासु दामा बबन्धा बबन्धदाम ग्रीवासु ग्रीवासु ग्रीवासु दामदाम ग्रीवास्व विजर्त्यम विजर्त्यं ग्रीवासु दामदाम ग्रीवास्व विजर्त्यं ग्रीवास्व विजर्त्यम विजर्त्यं ग्रीवासु ग्रीवास्व विजर्त्यम विजर्त्यमित्यविचर्त्यम् इदं देत इदमिदं देतत् तत्त इदमिदं देतत् एतत्तत्ते देतद्विविदत्ते देतद्वि विदत्तद्विष्यामि स्यामि विदत्तद्विष्यामि विष्यामि स्यामि विविष्याम्याजुष आजुषस्यामि विविष्याम्याजुषः स्याम्याजुष आयुषस्यामि स्याम्यायुषोऽनायुषस्यामि स्याम्यायुषोऽनायुषोऽनायुष आजुषो न मध्यान्मध्यान्नायुष आजुषो न मध्यात् मध्यान्मध्यान्नमध्यातथाधमध्यान्नमध्यातथाध्यातथाधमध्यान्मध्या तथा जीवो जीवो अथमध्यान्मध्या तथा जीवः जीवो जीवो अथाथ जीवः पितुम् पितुम् जीवो अथाथ जीवः पितुम् जीवः पितुम् पितुम् जीवो जीवः पितुमध्यर्थि पितुम् जीवो जीवः पितुमद्धि मध्यर्थि पितुम् पितुमध्य प्रमुक्तः प्रमुक्तो अध्य पितुम् पितुमध्य प्रमुक्तः प्रमुक्तः प्रमुक्तो अध्यध्य प्रमुक्तः प्रमुक्तस्ते तेजस्याजस्यास्ते अस्या अस्यास्तेजस्याजस्यास्ते अस्यास्ते ते अस्या क्रूरे क्रूरे अस्यास्ते ते अस्या क्रूरे क्रूरे क्रूरे अस्या अस्या क्रूर आसन्नासन् क्रूरे अस्या अस्या क्रूर आसन् क्रूर आसन्नासन् क्रूरे क्रूर आसन् जुहामि जुहाम्यासन् क्रूरे क्रूर आसन् जुहामि आसन् जुहामि जुहाम्यासन्नासन् जुहोम् येषामेषाम् जुहोम्यासन्नासन् जुहोम् येषाम् येषामेषाम् जुहोमि जुहोम् येषाम् बन्धानाम् बन्धानामेषाम् जुहोमि जुहोम् येषाम् येषाम् बन्धानाम् बन्धानामेषामेषाम् बन्धानामवसर्जनाय वसर्जनाय बन्धानामेषामेषाम् बन्धानामवसर्जनाय बन्धानामवसर्जनाय वसर्जनाय बन्धानाम् बन्धानामवसर्जनाय अवसर्जनायेत्यवासर्जनाय मृदे दभो मर्भो मृदत्वात्वे दभो मर्भो मृदत्वात्वेदीदित्वा जना जनास्त्वेदीदित्वा जनाः विदर्विदर्जनास्त्वात्पादना विदुः जना विदुर्विदर्जना जना विदुर्निरुणतिर्निरुणतिर्विदुर्जना जना विदुर्निरुणतिः विदुर्निरुणतिर्निरुणतिर्विदुर्विदुर्निरुणधरिते दिनिरुणतिर्विदुर्विदुर्निरुणधरिते निरुणतिर्निरुणतिर्निरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरुणतिरु देवी महन् निरुदे निरुदति महम् देवीम् देवी महम् निरृतिम् महम् निरृतिम् निरृति महमहम् निरृतिम् वन्दमानो वन्दमानो निरृति महमहम् निरृतिम् वन्दमानम् वन्दमानो वन्दमानो निरृतिम् निरृतिम् वन्दमानः पिता पिता वन्दमानो निरृतिम् निरृतिम् वन्दमानः पिता वन्दमानः पिता पिता वन्दमानो वन्दमानः पितेवेव पिता वन्दमानो वन्दमानः पितेवेव पिता पितेव पुत्रम् पुत्रमिव पिता पितेव पुत्रम् पुत्रम् पुत्रमिवेव पुत्रम् दशये दशये पुत्रमिवेव पुत्रम् दशये पुत्रम् दशये दशये पुत्रम् पुत्रम् दशयेव च भर्वच भर्दशये पुत्रम् पुत्रम् दशयेव च भेव च भर्वच भर्दशये दशयेव चोभिः जायमानस्य वेद वेद जायमानस्य जायमानस्य वेद जायमानस्य वेद वेद जायमानस्य जायमानस्य वेद शिरश्शिरः वेद जायमानस्य जायमानस्य वेद शिरश्शिरः वेद वेद शिरश्शिरः प्रति प्रति शिरश्शिरो वेद वेद शिरश्शिरः प्रति शिरश्शिरः प्रति प्रति शिरश्शिरः शिरश्शिरः प्रति सूरि सूरि प्रति शिरश्शिरः शिरश्शिरः प्रति सूरि शिरः शिरः सूरि प्रति प्रति सूरि विवि सूरि प्रति प्रति सूरि वि सूरे विवि सूरे सूरे विचष्टे चष्टे वि सूरे सूरे विचष्टे चष्टे चष्टे विविचष्टे चारि विचष्टे निवेशनस्य निगमनस्य सङ्गमनो निवेशनो निवेशनस्य सङ्गमनो वसूनाम् वसूनागम् सङ्गमनो निवेशनो निवेशनस्य सङ्गमनो वसूनाम् निवेशन इति निवेशनः सङ्गमनो वसूनाम् वसूनागम् सङ्गमनस्य सङ्गमनो वसूनाम् विश्वा विश्वा वसूनागम् सङ्गमनस्य सङ्गमनो वसूनाम् विश्वा सङ्गमन इति सङ्गमनः वसूनाम् विश्वा विश्वा वसूनाम् वसूनाम् विश्वा रूपा रूपा विश्वा वसूनाम् वसूनाम् विश्वा रूपा विश्वा रूपा रूपा विश्वा विश्वा रूपाभ्यभिरूपा विश्वा विश्वा रूपा रूपाभ्यभिरूपा रूपा विजष्टे जष्टे अभिरूपा रूपा विजष्टे विजष्टे जष्टे अभ्यभिजष्टे सदे भिष्यते भिश्चष्टे अभ्यभिजष्टे सदे भिष्टे शचि भिष्यति भिश्चष्टे जष्टे शचिभिः भिर्दिशति देव इवेव देवो देव इव सविता सवितेव देवो देव इव सविता सविता सवितेव सत्यधर्मा सत्यधर्मा सवितेव सविता सत्यधर्मा सविता सत्यधर्मा सत्यधर्मा सविता सविता सत्यधर्मेन्द्र इन्द्रः सत्यधर्मा सविता सविता सत्यधर्मेन्द्रः सत्यधर्मेन्द्र इन्द्रः सत्यधर्मा सत्यधर्मेन्द्रो नरेन्द्रः सत्यधर्मा सत्यधर्मेन्द्रो न सत्यधर्मेति सत्याधर्मा इन्द्रो नरेन्द्र इन्द्रो नतस्थौ तस्थौ नेन्द्र इन्द्रो नतस्थौ तस्थौ तस्थौ ननदस्थौ समरे समरे तस्थौ ननदस्थौ समरे तस्थौ समरे समरे तस्थौ तस्थौ समरे पथीनाम् पथेनागो समरे तस्थौ तस्थौ समरे पथीनाम् पथेनागो समरे समरे पथीनाम् निर्दधातन दधातन निराहावानाहावान्यर्दधातन दधातन निराहावान्हावानाहावान् निर्निराहावान् कृणोतन कृणोतनाहावान् निर्निराहावान् कृणोतनाहावान् कृणोतन कृणोतनाहावानाहावान् कृणोतनाहावानित्याहावानेत कृणोतन सिञ्चामहावटमवटगो सिञ्चामहि सिञ्चामहावटमुद्रिणमुद्रिणमवटगो सिञ्चामहि सिञ्चामहावटमुद्रिणम् अवटमुद्रिणमुद्रिणमवटमवटमुद्रिणम् भयम् भजमुद्रिणमवटमवटमुद्रिणम् भयम् उद्रिणम् भयम् भजमुद्रिणमुद्रिणम् भयम् विश्वा विश्वा भजमुद्रिणमुद्रिणम् भयम् विश्वा भयम् विश्वा विश्वा भयम् भजम् विश्वाहा विश्वा भयम् भजम् विश्वाहा विश्वा विश्वाहादस्तमदस्तमहा विश्वा विश्वाहादस्तम् अहादस्तमदस्तमहादस्तमक्षितमक्षितमदस्तमहादस्तमक्षितमदस्तमक्षितमदस्तमक्षितमदस्तमक्षितम् निष्कृताहावमवटमवटन्निष्कृताहावन्निष्कृताः ृताहावमवटगोंसुवरत्रगोंसुवरत्रमवटन्निष्कृताहावमवटगोंसुवरत्रं निष्कृताहावमिधिनिष्कृताहावमवटगोंसुवरत्रगोंसुवरत्रमवटगोंसुवरत्रगोंसुषेचनगोंसुषेचनगोंसुवरत्रमवटगोंसुवरत्रगोंसुषेचनं सुवरत्रगोंसुषेचनगोंसुषेचनगोंसुवरत्रगोंसुषेचनं सुवरत्रमिति सुवरत्रं सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमिति सुषेचनमि ृणकोशिञ्चे सिञ्च उत्तृणमुत्तृणकोशिञ्चे अक्षितमक्षितकोशिञ्च उत्तृणमुत्तृणकोशिञ्चे अक्षितम् सिञ्चे अक्षितमक्षितकोशिञ्चे सिञ्चे अक्षितम् अक्षितमित्यक्षितम् शीरायुञ्जन्ति युञ्जन्ति शीरा शीरायुञ्जन्ति कवच कवयो युञ्जन्ति शीरा शीरायुञ्जन्ति कवचः कवच कवयो युञ्जन्ति युञ्जन्ति कवयो युगा युगा कवयो युञ्जन्ति युञ्जन्ति कवयो युगा कवयो युगा युगा कवच कवयो युगाविरियुगा कवच कवयो युगाविरियुगा युगावितन्वते तन्वते युगा युगा वितन्वते तन्वते तन्वते वितन्वते पृथक् पृथक् तन्वते वितन्वते पृथक् पृथक् पृथक् तन्वते तन्वते पृथक् पृथक् धीरा देवेषु देवेषु धीरा धीरा देवेषु सुम्नजा सुम्नजा देवेषु धीरा धीरा देवेषु सुम्नजा देवेषु सुम्नजा सुम्नजा देवेषु देवेषु सुम्नजा नजेति सुम्नजा क्रसीरा सीरा जुनक्र जुनक्र सीरा विविसीरा जुनक्र जुनक्र सीराभिरा सीराभि युगा युगा विसीरा सीराभि युगा युगा युगा विविजुगा तनोत तनोत युगा विविजुगा तनोत युगा तनोत तनोत युगा युगा तनोत कृते कृते तनोत युगा युगा तनोत कृते कृते कृते तनोत तनोत कृते यो नो यो नो कृते तनोत तनोत कृते यो नो कृते यो नो यो नो कृते कृते यो नो वपत वपत यो नो कृते कृते यो नो वपत यो नो वपत वपत यो नो यो नो वपते वपत यो नो यो नो वपते हव वपत वपत बीजम् बीजमिह वपत वपते हबीजम् बीजम् बीजमिह हबीजम् बीजमिति बीजम् गिराजत गिरा गिराजः सृष्टि सृष्टिश्च गिरा गिराजः सृष्टिः सृष्टि सृष्टिश्च च सृष्टिस्वरा स्वरा सृष्टिश्च च सृष्टिस्वरा स्वरा सृष्टि सृष्टिस्वरा असत सत्स्वरा सृष्टि सृष्टिस्वरा असत स्वरा असत सत्स्वरा स्वरा असन्नो नो असत्स्वरा स्वरा असन्नः स्वरा इति सारा असन्नो नो असत सन्नो नेदि यो नेदि यो नो असदसन्नो नेदि यः नो नेदि यो नेदि यो नो नो नेदि यः इदिन्नेदि यो नो नो नेदि यः इदि यः इदिन्नेदि यो नेदि यः इत्सृण्या सृण्येन्नेदि यो नेदि यः इत्सृण्या सृण्या सृण्येदित्सृण्या भक्वम् भक्वगो सृण्येदित्सृण्या भक्वम् सृण्या भक्वम् भक्वगो सृण्या सृण्या भक्वमा भक्वगो सृण्या सृण्या भक्वमा भक्वमा भक्वम् भक्वमा यद यदा भक्वम् भक्वमा यद यद यदा यद यदित्य यद ङ्गलम्बवीरवङ्गलङ्गलम्बवीरवगों सुषेवगों सुषेवम्बवीरवल्लाङ्गलङ्गलम्बवीरवगों सुषेवीरवगों सुषेवगों सुषेवम्बवेरवम्बवेरवगों सुषेवगों सुमदित्सर सुमदित्सर सुषेवम्बवेरवम्बवेरवगों सुषेवगों सुमदित्सर सुषेवगों सुमदित्सर सुमदित्सर सुषेवगों सुषेवगों सुमदित्सर सुषेवमिदिकृषति कृषति कृषति दित्कृषति गाङ्गान् कृषति दित्कृषति गाषति गाङ्गाङ् कृषति कृषति गामभिमभिङ्गाङ् कृषति कृषति गामभिं गामभिमभिङ्गाङ् गामविं प्रभर्यं प्रभर्यमभिङ्गाङ् गामविं प्रभर्यम् अभिं प्रभर्यं प्रभर्यमभिमभिं प्रभर्यं च प्रभर्यमभिमभिं प्रभर्यं च प्रभर्यं च प्रभर्यं प्रभर्यं च बीवरीं बीवरीं च प्रभर्यं प्रभर्यं च बीवरी प्रभर्यमिति प्राभर्यं बीवरीं बीवरीं च बीवरी बीवरेमिति बीवरे प्रस्थावत्रथवाहनगो रथवाहनम् प्रस्थावत् प्रस्थावत्रथवाहनम् प्रस्थावहनमिति रथावाहनम् शनगोशनन्नप्फालाप्फालानश्शनगोशनन्नप्फालाप्फालाभिफालानोनप्फालाभिविफालानोनप्फालाभितुदन्तुदन्तविफालाप्फालाभितुदन्तु विदुदन्तुभूमिम्भूमिम् तुदन्तु विदुदन्तु भूमिम् दुदन्तु भूमिम् भूमिम् तुदन्तु तदन्तु भूमिगो शनगोशनम् भूमिम् तुदन्तु तदन्तु भूमिगोशनौ भूमिगोशनगोशनम् भूमिम् भूमिगोशनम् कीनाशाः कीनाशाश्वनम् भूमिम् भूमिगोशनम् भिश्वनासीरा सुनासीरापजो भेत्पजो भिश्वनासीरा सुनको सुनको सुनासीरापजो भेत्पजो सहस्रमुदा उदोद वोरुहोरुहो व उदोद वोरुहः इति रुहः कृत्वो योजन् योजगोषितकृत्वस्य कृत्वो योजमिममिमम् योजगोषितकृत्वस्य कृत्वो योजमिमम् योजमिममिमम् योजन् योजमिमम् मे इमम् योजन् योजमिमम् मे अगदमगदम् मे मे अगदम् कृतकृतागदम् मे मे अगदम् कृता कृतकृतागदमगदम् कृतापदे प्रदोपदे प्रदोपदे पृष्णापदे पृष्णापदे प्रदोपदे फलणे फलणे प्रदोपदे पृष्णापदे पृष्णापदे प्रदोपदे फलणे पुष्पावतीरिति पुष्पापतिः प्रदोपदे फलणे फलणे प्रदोपदे प्रदोपदे फलणेरफला फला फलणे प्रदोपदे प्रदोपदे फलणेरफलावतीरिति प्रा सुवती फलणेरफला फला फलणे फलणेरफला उदोदा फला फलणे फलणेरफला उदा फला उदोदा फला फला उदा त्र्युता इवेव श्वा अश्व इव सजित्परि सजित्परि रिवाश्वा अश्व इव सजित्परि सजत्वरे सजत्वरेरवेव सजत्वरे वेरुध वेरुध सजत्वरेरवेव सजत्वरेर्वेरुध सजत्वरीर्वेरुध वेरुध सजित्वरि सजित्वरीर्वेरुध पार विष्णव पार विष्णव वेरुध सजित्वरि सजित्वरीर्वेरुध पार विष्णव सजत्वरेरदसत्वरे पार विष्णव पार विष्णव वेरुध वेरुध पार विष्णव विष्णव पार ौषधीरोषधीरिति मातरो मातर इत्योषधीरोषधीरिति मातरः मातरो मातर इति मातरस्तत्तन्मातर इति मातरस्तत् मातरस्तत्तन्मातरो मातरस्तद्वो वस्तन्मातरो मातरस्तद्वः वस्तत्तद्वो देवेर्देवेर्वस्तत्तद्वो देवे देवीर्देवीर्भो देवीर्भोप देवीर्भोपो देवीर्व देवेरुपोप देवेर्देवेरुपब्रुवे ब्रुव उपदेवेर्देवेरुपब्रुवे ब्रुवे ब्रुव उपोपब्रुवे ब्रुवेपागुंसि विघ्नतीर्विघ्नतीरपागुंसिपागुंसि विघ्नतीरितेत विघ्नतीरपागुंसिपागुंसि विघ्नतीरिता विघ्नतेरितेत विघ्नतेर्विघ्नतेर्धरपोरप इत विघ्नतेर्विघ्नतेर्धरपः धरपोरप इते धर्मश्चातयमानाश्चातयमानारप इते धर्मश्चातयमानाश्चातयमानारपोरपश्चातयमानायमाना इति गातयमानाश्वत्थेवो वो अश्वत्थे अश्वत्थेवो निषदनम् निषदनम् वो अश्वत्थे अश्वत्थेवो निषदनम् वो निषदनम् निषदनम् वो निषदनम् पर्णे पर्णे निषदनम् वो निषदनम् पर्णे निषदनम् पर्णे पर्णे निषदनम् निषदनम् पर्णे वो वः पर्णे निषदनम् निषदनम् पर्णे वः निषदनमिति निषदनम् पर्णे वो वः पर्णे पर्णे वो वसतिर्वसतिर्नः पर्णे पर्णे वो वसतिः वसतिर्वसतिर्वसतिः कृता कृता गोभाजो गोभाज इत्किल किलेत् गोभाजो गोभाज इत्किल भाजयति गोभाजः किलेदित्किला सथा सथ किलेदित्किला सथा किला सथा सथ किल किला सथ यद्यत सथ किल किला सथ यत् सथ यद्यत सथा सथ यत् सनवथ सनवथ यद सथा सथ यत् सनवथ यत् सनवथ सनवथ यद्यत् सनवथ पोरुषम् पोरुषको सनवथ यद्यत् सनवथ पोरुषो सनवथ पोरुषम् पोरुषको सनवथ सनवथ पोरुषम् पोरुषमिति पोरुषम् यदहमहं यद्यदहं भाजयन् भाजयन्नहं यद्यदहं भाजयन् अहं भाजयन् भाजयन्नहमहं भाजयन् इमा इमा भाजयन्नहमहं भाजयन् इमा भाजयन् इमा इमा भाजयन् भाजयन् इमा ओषधीरोषधीरिमा भाजयन् भाजयन् इमा ओषधि ओषधीरोषधीरिमा इमा ओषधीरोहस्ते हस्त ओषधीरोषधीरोहस्त आदध आदधे हस्त ओषधीरोषधीरोहस्त आदधे हस्त आदध आदधे हस्ते हस्त आदधे आदध इत्यादधे आत्मा यक्ष्मस्य यक्ष्मस्य आत्मात्मा यक्ष्मस्य नश्यति नश्यति यक्ष्मस्य आत्मात्मा यक्ष्मस्य नश्यति यक्ष्मस्य नश्यति नश्यति यक्ष्मस्य यक्ष्मस्य नश्यति पुरा पुरा नश्यति यक्ष्मस्य यक्ष्मस्य नश्यति पुरा पुरा पुरा नश्यति नश्यति पुरा देव गृभो देव गृभ पुरा नश्यति नश्यति पुरा देव गृभादेव गृभो जीव गृभ पुरा पुरा जीव गृभो यथा यथा जीव गृभ पुरा पुरा जीव गृभो यथा गृभ यथा यथा देव गृभ देव गृभ यथा गृभ इति जीवा गृभः यथा ओषधयो यद्यदौषधयः सङ्गच्छन्ते सङ्गच्छन्त ओषधयो यद्यदौषधयः सङ्गच्छन्ते सङ्गच्छन्ते सङ्गच्छन्त ओषधयः सङ्गच्छन्ते राजा नो राजा सङ्गच्छन्ते राजानो राजानः सङ्गच्छन्ते सङ्गच्छन्ते राजानः समितौ समितौ राजानः सङ्गच्छन्ते सङ्गच्छन्ते राजानः समितौ सङ्गच्छन्त इति सङ्गच्छन्ते राजानः समितौ समितौ राजानो राजानः समिता विवेव समितौ राजानो राजानः समिता विवा समिता विवेव समितौ समिता विवा समिता विधि सम् विप्रस्थ स विप्रो विप्रस्थ उच्यत उच्यते स विप्रो विप्रस्थ उच्यते उच्यत उच्यते सत उच्यते भिषक् भिषक् उच्यते सत उच्यते भिषक् उच्यते भिषक् भिषक् उच्यत उच्यते भिषक् रक्षोहा रक्षोहा भिषक् उच्यत उच्यते भिषक् रक्षोहा भिषक् रक्षोहा रक्षोहा भिषक् भिषक् रक्षोहामि वजातनो अमि वजातनो रक्षोहा भिषक् भिषक् रक्षोहामि वजातनः रक्षोहामि वजातनो अमि वजातनो रक्षोहा रक्षोहामि वजातनः रक्षोहेति रक्षः जातन इत्यमेव चातनः निष्कृतन्नामना मनिष्कृतम् निष्कृतम् नाम भो भो नाम निष्कृतम् निष्कृतम् नाम वः निष्कृतिरिदिनिः कृतिः नाम भो भो नाम नाम भो माता माता भो नाम नाम भो माता माता माता भो भो माताथाथ माता भो भो माताथ माताथाथ माता माताथ योजम् योजमथ माता माताथ योजम् योजम् योजमथाथ योजग्रस्थस्थ योजमथाथ योजग्रस्थ योजग्रस्थस्थ योजम् यत्स्थनस्थनयदामयत्यामयदियत्स्थनस्थनयदामयति रामयत्यामयति यद्यधामयति निर्निरामयति यद्यधामयति रामयति निर्निरामयत्यामयति निष्कृतकृत निरामयत्यामयति निष्कृतकृत निर्निष्कृतकृता अन्यावो वो अन्यान्यावो अन्यामन्याम्बो अन्यान्यावो अन्यामन्याम्बो वो अन्यामवत्पवत्पन्याम्बो वो अन्यामवतु अन्यामवत्पवत्पन्यामन्यामवत्पन्यान्यावत्पन्यामन्यामवत्पन्यान्यावत्पवत्पन्यान्यस्य अन्यस्य अन्यावत्पवत्पन्यान्यस्य परिष्ठास्तेन इव परिष्ठा इति परिस्थास्तेन स्थेन इवं व्रजम् व्रजमिव स्थेनस्तेन इवं व्रजम् इवं व्रजम् व्रजमिवेवं व्रजमक्रमरक्रमुर्व्रजमिवेवं व्रजमक्रमः व्रजमक्रमरक्रमुर्व्रजम् व्रजमक्रमः ओषधयः प्रौषधय ओषधयः प्राचुच्यवुरजुच्यवः प्रौषधय ओषधयः प्राचुच्यवुः प्राचुच्यवुरजुच्यवुर्यद्यदजुच्यवुर्यत्किङ्किं यदजुच्यवुरजुच्यवुर्यत्किम् किञ्च तनुवाञ्चकिङ्किञ्च तनुवागोरपस्तनुवाञ्चनुवागोरपः आस्ते तेजाजास्त आदस्थुरादस्थुस्तेजास्तादस्थुरात्मानमात्मानमादस्थुस्तेदादस्थुरात्मानमादस्थुरात्मानमात्मानमादस्थुरादस्थुरात्मानञ्याजा बृहस्पति प्रसूदास्तानः बृहस्पति प्रसूता इति बृहस्पति प्रसूताः स्थानो नस्तास्तानो मुञ्चन्तु मुञ्चन्तु नस्तास्तानो मुञ्चन्तु मुञ्चन्तु मुञ्चन्तु नो नामुञ्चन्त गोहसो अगोहसो मुञ्चन्तु नो नामुञ्चन्त गोहसः मुञ्चन्त गोहसो अगोहसो मुञ्चन्तु मुञ्चन्त गोहसः गोहस इत्यगोहसः या ओषधय ओषधयो या ओषधयः सोमराज्ञी सोमराज्ञीरोषधयो या ओषधयः सोमराज्ञी ओषधयः सोमराज्ञी सोमराज्ञीरोषधय ओषधयः सोमराज्ञी प्रविष्टा प्रविष्टा सोमराज्ञीरोषधय ओषधयः सोमराज्ञी प्रविष्टा सोमराज्ञी प्रविष्टा प्रविष्टा सोमराज्ञी सोमराज्ञी प्रविष्टा पृथिवीं पृथिवीं प्रविष्टा सोमराज्ञी सोमराज्ञी प्रविष्टा पृथिवी सोमराज्ञी सोमराज्ञी प्रविष्टा पृथिवीं पृथिवीं प्रविष्टा प्रविष्टा पृथिवी मन्वन पृथिवीं प्रविष्टा प्रविष्टा पृथिवी मनो प्रविष्टा इति प्राविष्टाः पृथिवी मन्वन पृथिवीं पृथिवी मनो अन्वित्यनो दासां त्वं त्वं दासां दासां त्वमस्ति सित्त्वं दासां दासां त्वमसि त्वमस्य सित्त्वं त्वमस्योत्तमोत्तमासि त्वं त्वमस्युत्तमास्त्युत्तमा प्रप्रोत्तमास्त्युत्तमा प्रोत्तमा प्रप्रोत्तमोत्तमा प्रणोनः प्रोत्तमोत्तमा प्रणः तमेत्युत्तमा प्रप्रणो जीवातवे जीवातवे नः प्रप्रणो जीवातवे जीवातवे जीवातवे नो नो जीवातवे शुभ शुभ जीवातवे नो नो जीवातवे सुवा जीवातवे शुभ शुभ जीवातवे जीवातवे सुवा सुवेति सुवा भवपतन्तीरवदन्न वदन्न भवपतन्तीरभवतन्तीरवदन् दिवो दिवो वदन्न भवपतन्तीरभवतन्तीरवदन् दिवः भवपतन्तीरित्यवा पतन्ति दिवो दिवो वदन्न वदन् दिव ओषधयो ओषधयो दिवो वदन्न वदन् दिव ओषधयः ओषधय ओषधयो दिवो दिव ओषधयः परिपर्योषधयो दिवो दिव ओषधयः परि ओषधयः परिपर्योषधय ओषधयः परिजीवन् जीवञ्जन् जीवमस्तवामः अष्टवामहे जीवञ्जन् जीवमस्तवामहे जीवमश्नवामः अष्टवामहे जीवन् जीवमश्नवामहेरनाष्टवामहे जीवन् जीवमश्नवामहेना अष्टवामहेरनाष्टवामः अष्टवामहेन सदनाष्टवामः अष्टवामहेन सन सरिष्यादिरिष्यादि सन न सरिष्यादि सरिष्यादिरिष्यादि सदरिष्यादि पुरुषः पुरुषो ऋष्यादि सदरिष्यादि पुरुषः ऋष्यादि पुरुषः पुरुषो ऋष्यादिरिष्यादि पुरुषः पुरुष इति पुरुषः याश्च जयाश्चेदमिदम् जयाश्चेदम् चेदमिदम् च चेदमुपशृण्वन्त्युपशृण्वन्तीदम् उपशृण्वन्त्युपशृण्वन्तीदमिदमुपशृण्वन्त्याश्च जया उपशृण्वन्त्युपशृण्वन्त्याश्च शृण्वन्तीत्युपशृण्वन्ति याश्च जयाश्च दोरम् दोरम् जयाश्च दोरौ दोरम् दोरम् च दोरम् परागताः परागता दोरम् च दोरम् परागता दोरम् परागता परागता दोरम् दोरम् परागता परागता इति परागताः य सङ्गत्य सङ्गत्येः सङ्गत्यतास्ताः सङ्गत्येः सङ्गत्यतास्ताः सङ्गत्य सङ्गत्यताः सर्वाः सर्वास्ताः सङ्गत्य सङ्गत्यताः सर्वाः सङ्गत्येति सर्वाः सर्वास्तास्ताः सर्वा अस्मा अस्मै सर्वास्तास्ताः सर्वा अस्मै सर्वा अस्मा अस्मै सर्वाः सर्वा अस्मै सकोदमस्मै सर्वाः सर्वा अस्मै समस्मै सकोदमस्मा अस्मै सन्दत्त दत्त समस्मा अस्मै सन्दत्त सन्दत्त दत्त सको सन्दत्त भेषजम् भेषजम् दत्त सको सन्दत्त भेषजम् भेषजम् भेषजम् दत्त दत्त भेषजम् भेषजमिति भेषजम् मावो भोमा मावो ऋषद्ऋषद्वो मावो ऋषत् ऋषद्वो षत्खलिता खलिता ऋषद्वो षत्खलिता खलिता ऋषद्ऋषत्खलिता यस्मै यस्मै खलिता ऋषद्ऋषत्खलिता यस्मै खलिता यस्मै यस्मै खलिता खलिता यस्मै च यस्मै खलिता खलिता यस्मै चास्मै च यस्मै यस्मै चाहमहं च यस्मै यस्मै चाहम् चाहमहं च दाहं खनामि घनाम्यहं च दाहं खनामि खनाम्यहमहं खनामि वो वः खनाम्यहमहं खनामि वः खनामि वो वः खनामि घनामि वः इति वः चतुष्पद्भवत्प्रदस्माकमस्माकम् चतुष्पद्भवद्भवत्चतुष्पदस्माकम् विपदिति द्विपत्पदस्माकमस्माकम् चतुष्पच्चतुष्पदस्माकगोदर्भगोदर्भमस्माकम् चतुष्पच्चतुष्पदस्माकगोदर्भम् चतुष्पदिति चतुःपदस्माकगोदर्भगोदर्भमस्माकमस्माकगोदर्भमस्त्वस्तु सर्वमस्त्वस्तु सर्वगोदर्भमस्तनादुरमनादुरमस्तु सर्वगोसर्वमस्त्वनादुरम् अस्त्वनादुरमनादुरमस्त्वस्त्वनादुरम् अनादुरमित्यनादुरम् ओषधयस्तमोषधय ओषधयः संवदन्ते वदन्ते तमोषधय ओषधयः संवदन्ते संवदन्ते वदन्ते सको संवदन्ते सोमेन सोमेन वदन्ते सको संवदन्ते सोमेन वदन्ते सोमेन सोमेन सोमेन वदन्ते वदन्ते सोमेन सह सह सोमेन वदन्ते वदन्ते सोमेन सह सोमेन सह सह सोमेन सोमेन सह राज्ञा राज्ञा सह सोमेन सोमेन सह राज्ञा राज्ञा राज्ञा सह सह राज्ञा राज्ञे च राज्ञा यस्मै करोति करोति यस्मै यस्मै करोति ब्राह्मण ब्राह्मण करोति यस्मै यस्मै करोति ब्राह्मण करोति ब्राह्मणो ब्राह्मण करोति करोति ब्राह्मणस्तन्तं ब्राह्मण करोति करोति ब्राह्मणस्तम् ब्राह्मणस्तन्तं ब्राह्मण ब्राह्मणस्तगोराजन् राजन् तं ब्राह्मण ब्राह्मणस्तगोराजन् राजन् दन्तगोराजन् पारयामसि पारयामसि राजन् दन्तगोराजन् पारयामसि राजन् पारयामसि पारयामसि राजन् राजन् पारयामसि पारयामसि पारयामसि नो मानो हिगुंसे दिगुंसे नो मानो हिगुंसे हिगुंसे त्युंसे नो नो हिगुंसे जनिता जनिता हिगुंसे नो नो हिगुंसे जनिता जनिता जनिता हिगुंसे दिगुंसे जनिता जो जो जनिता हिगुंसे दिगुंसे जनिता जहा जो जो जनिता जनिता जस पृथिव्या पृथिव्या यो जनिता जनिता जस पृथिव्या पृथिव्या पृथिव्या जो जस पृथिव्या जो जस पृथिव्या जो जस पृथिव्या जहा जो जस पृथिव्या पृथिव्या जो वा भाज पृथिव्या पृथिव्या जो भाजो जो भादिमन्दिवम् भाजो जो भादिवम् भादिमन्दिवम् वा भादिवगो सत्यधर्मा सत्यधर्मादिवम् वा भादिवगो सत्यधर्मा सत्यधर्मा सत्यधर्मादिवन्दिवगो सत्यधर्मा जजान जजान सत्यधर्मादिवन्दिवगो सत्यधर्मा जजान सत्यधर्मा जजान जजान सत्यधर्मा सत्यधर्मा जजान सत्यधर्मेति सत्या धर्मा जजानेति जजानायश्च जजोजश्चापो अपश्च जोजश्चापः अपश्च चापश्चन्द्र ्र अपश्च चापश्चन्द्राश्चन्द्राश्चन्द्र अपो अपश्चन्द्रा बृहतेर्बृहतेश्चन्द्रा अपो अपश्चन्द्रा बृहते बृहतेर्बृहतेश्चन्द्राश्चन्द्र बृहतेर्जान जजान बृहतेश्चन्द्राश्चन्द्रा बृहतेर्जान बृहतेर्जान जजान बृहतेर्बृहतेर्जान कस्मै कस्मै जजान बृहतेर्बृहतेर्जान कस्मै कस्मै कस्मै जजान जजान कस्मै देवाय देवाय कस्मै जजान जजान कस्मै देवाय कस्मै देवाय देवाय कस्मै कस्मै देवाय हविषा हविषा देवाय कस्मै कस्मै देवाय हविषा देवाय हविषा हविषा देवाय देवाय हविषा विधेम विधेम हविषा देवाय देवाय हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम हेमेति विधेमा अभ्यावर्तस्व पृथिवी पृथिवी अभ्यावर्तस्व अभ्यावर्तस्व पृथिवी यज्ञेन यज्ञेन पृथिवी अभ्यावर्तस्व अभ्यावर्तस्व यज्ञेन अभ्यावर्तस्वेत्यभि आवर्तस्व यज्ञेन यज्ञेन पृथिवी पृथिवी यज्ञेन पयसा पयसा यज्ञेन पृथिवे पृथिवे यज्ञेन पयसा यज्ञेन पयसा पयसा यज्ञेन यज्ञेन पयसा सह सह पयसा यज्ञेन यज्ञेन पयसा सह पयसा सह सह पयसा पयसा सह सहेति सह भवान्ते ते भवाम् भवान्ते अग्निरग्निस्ते भवाम् भवान्ते अग्निः अग्निरग्निस्ते ते अग्निरिषित इषितो अग्निस्ते ते अग्निरिषितः अग्निरिषत इषतो अग्निरग्निरिषतो वावेषितो अग्निरग्निरिषतो वाषितो वावेषित इषितो वसर्पद सर्पत्ववेषित इषितो सत्पदो अवसर्पद सर्पत्वमाव सत्पदो पत्विति सत्पदो अग्नेजत्यदग्ने अग्नेजत्ते तेजदग्नेऽग्नेजत्ते तेजद्यत्ते शुक्रगो शुक्रं तेजद्यत्ते शुक्रं ते शुक्रगो शुक्रं देते शुक्रं यद्यत् शुक्रं देते शुक्रं यत् शुक्रं यद्यत् शुक्रगो शुक्रं यच्चन्द्रं चन्द्रं यच्छुक्रगो शुक्रं यच्चन्द्रं यच्चन्द्रं चन्द्रं यद्यत् चन्द्रं यद्यत् चन्द्रं यद्यत् चन्द्रं यत् चन्द्रं यद्यत् चन्द्रं चन्द्रं यत्पूतं भूतं यच्चन्द्रं चन्द्रं यत्पूतं भोतं भोतं यद्यत् भोतं यद्यत् भोतं यद्यत् भोतं यत् यद्यत् भूतं भूतं यद्यज्ञयं यज्ञयं यत्पूतं भूतं यद्यज्ञयं यद्यज्ञयं यज्ञयं यद्यद्यज्ञयं यज्ञयमिति यज्ञयं देवेभ्यो देवेभ्यस्तद्देवेभ्यो भरामसि भरामसि देवेभ्यस्तद्देवेभ्यो भरामसि देवेभ्यो भरामसि भरामसि देवेभ्यो देवेभ्यो भरामसि भरामसेति भरामसे शमोर्जमोर्जमि शमि शमोर्जमः महमोर्जमि शमि शमोर्जमहम् ोर्जमहमहमोजमोजमहमित इतोहमोजमोजमहमितः इद इतोहमहमित एतोहमहमित आद इत आददे दद एत इत आददे आददे दद आदद अर्धस्यत्तस्य दद आदद अर्धस्य अर्धस्य तस्य ददे दद अर्धस्य धाम्नो धाम्न अर्धस्य ददे दद अर्धस्य धाम्नः धाम्नो धाम्न अर्धस्यत्तस्य धाम्नो अमृतस्यामृतस्य धाम्न अर्धस्यत्तस्य धाम्नो अमृतस्य धाम्नो अमृतस्यामृतस्य धाम्नो धाम्नो अमृतस्य जो नेर्यो नेरमृतस्य धाम्न साम्नो साम्नो अमृतस्य योने अमृतस्य योनेर्योनेरमृतस्यामृतस्य योने योनेरतियोने नानो गोषु गोषु नानो गोषु नाकाश काश नानाकाश विशतु विशतु गोषु नानाकाश विशतु गोषु विशतु विशतु गोषु गोषु विशत्वा विशतु गोषु गोषु विशत्वा विशतु विशत्पौषधेष्वौषधेष्वाविशतु विशत्पौषधेषु औषधीष्वौषधीष्वौषधीषु जहामि जहाम्योषधीष्वौषधीषु जहामि औषधेषु जहामि जहाम्योषधेष्वौषधेषु जहामि सेदिकोंसेदिं जहाम्योषधेष्वौषधेषु जहामि सेदिं जहामि सेदिकोंसेदिं जहामि जहामि सेदिमनि रामनि रागोंसेदिं जहामि जहामि सेदिमनि रामनि रामनि रागोंसेदिकोंसेदिमनि राममे वाममे वामनि रागोंसेदिकोंसेदिमनि राममे वामनि राममे वाममे वामनि रामनि राममे वामे वामित्यमे वामेतवतवाग्ने ग्नेदवश्रवश्रवस्तवाग्ने ग्नेदवश्रवः अर्चयो अर्चयो अर्चयो विभावसो इति विभावसो शुभसा शुभसा बृहद्भानो बृहद्भानो शुभसा वाजुं वाजुको शुभसा बृहद्भानो बृहद्भानो शुभसा वाजुं बृहद्भानो इति बृहद् भानो शुभसा वाजुं वाजुको शुभसा शुभसा वाजमुख्यमुख्यं वाजुको शुभसा शुभसा वाजमुख्यं वाजमुख्यमुख्यं वाजं वाजमुख्यं दधासि दधास्युख्यं वाजं वाजमुख्यं दधासि दधासि दधास्युख्यमुख्यं दधासि दाशुषे दाशुषे दधास्युख्यमुख्यं दधासि दाशुषे दधासि दाशुषे दाशुषे दधासि दधासि दाशुषे कवे कवे दाशुषे दधासि दधासि दाशुषे कवे दाशुषे कवे कवे दाशुषे दाशुषे कवे इति कवे रज्यन्नग्ने अग्न इरज्यन्निरज्यन्नग्ने प्रथयस्व प्रथयस्वाग्न इरज्यन्निरज्यन्नग्ने प्रथयस्वाग्ने प्रथयस्व प्रथयस्वाग्ने अग्ने प्रथयस्व जन्तुभिर्जन्तुभिः प्रथयस्वाग्ने अग्ने प्रथयस्व जन्तुभिः प्रथयस्व प्रथयस्व जन्तुभिरस्मे अस्मे जन्तुभिः प्रथयस्व प्रथयस्व जन्तुभिरस्मे जन्तुभिरस्मे अस्मे जन्तुभिर्जन्तुभिरस्मे राजो राजो अस्मे जन्तुभिर्जन्तुभिरस्मे राजः जन्तुभिरिति जन्तुभिः अस्मे राजो राजो अस्मे अस्मे राजो अमर्त्यामर्त्य राजो अस्मे अस्मे राजो अमर्त्यास्मे इत्यस्मे राजो अमर्त्यामर्त्य राजो राजो अमर्त्यामर्त्येत्यमर्त्य दर्शतस्य दर्शतस्य सदर्शतस्य वपुषो वपुषो दर्शतस्य सदर्शतस्य वपुषः दर्शतस्य वपुषो वपुषो दर्शतस्य दर्शतस्य वपुषो विवपुषो दर्शतस्य दर्शतस्य वपुषो विराजसि राजसि राजसि विविराजसि कृणक्षि कृणक्षि राजसि विविराजसि कृणक्षि राजते वृणक्ष वृणक्ष राजस राजते वृणक्षदानदिगोदानदिं वृणक्ष राजस राजते वृणक्षदानदिं वृणक्षसानसि गुञ्जानसिं वृणक्ष वृणक्षसानसि गुञ्जयिगुं रयिगुञ्जानसिं वृणक्ष वृणक्षसानसि गुञ्जयिं सानदिगौ रयिगौ रयिगौ सानसि गुञ्जानदिगौ रयिं रयिमिति रयिं ओज्जोनपान्नपादो जवोज्जोनपाज्जातभेदो जातभेदो नपादो जवोज्जोनपाज्जातवेदः जातवेदो जातवेदो नपान्नपाज्जातवेदः सुशस्त्रिभिः सुशस्त्रिभिर्जातवेदो नपान्नपाज्जातवेदः सुशस्त्रिः ओदयः वामजाता इति वा ध्वजिद इत्यूर्ध्वाचितः श्रेयध्वन्द्वजातया आश्रयध्वग्श्रयध्वन्द्वजा देवता देवतया देवतया तया श्रेयद्भग्रश्रेयद्वन्दया देवतया देवतया देवतयातयातया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतयातयातया देवतयाङ्गिरस्वत् देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवा ध्रुवा अङ्गिरस्वद्देवतया देवतयाङ्गिरस्वद्ध्रुवा अङ्गिरस्वध्रुवा ध्रुवा अङ्गिरस्वदङ्गिरस्वध्रुवा सीदतसीदत ध्रुवा अङ्गिरस्वदङ्गिरस्वध्रुवा सीदत सीदतसीदत ध्रुवा ध्रुवा सीदत सीदतेति सीदतायस्वप्यायस्वाप्यायस्वदगोदम्यायस्वाप्यायस्वदंयायस्वसगोसंयायस्वप्यायस्वसमेत्वेदसंयायस्वप्यायस्वसमेतु ेतुते विश्वत विश्वतस्त एत्वेतुते विश्वतः विश्वत विश्वतस्तेते विश्वतः सोम सोम विश्वतस्तेते विश्वतः सोम विश्वतः सोम सोम विश्वत विश्वतः सोम वृष्णियम् वृष्णिजगो सोम विश्वत विश्वतः सोम वृष्णियम् सोम वृष्णियम् वृष्णिजगो सोम सोम वृष्णियम् वृष्णियमिति वृष्णियम् भवाजस्य वाजस्य भव भवाजस्य सङ्गते सङ्गते वाजस्य भव भवाजस्य सङ्गते वाजस्य सङ्गते सङ्गते वाजस्य वाजस्य सङ्गते गथ इति सङ्गते सन्ते देशगोंसन्ते पजागोंसि पजागोंसि देशगोंसन्ते पजागोंसि पजागोंसि पजागोंसि ते पजागोंसि सगोंसं पजागोंसि ते पजागोंसि सौयागोंसि सगोंसं पजागोंसि पजागोंसि समुघोंसं पजागोंसि पजागोंसि समो नमो भोरगों तमो यन्तु यन्तु सगों समो यन्तु यन्तु यन्तु यन्तु वाजा वाजा यन्तु यन्तु वाजा वाजा वाजा यन्तु यन्तु वाजा सगोंसं वाजा यन्तु यन्तु वाजा सौ वाजा सगोंसं वाजा वाजा संवृष्णियानि वृष्णियानि संवाजा वाजा संवृष्णियानि संवृष्णियानि वृष्णियानि सगोंसं वृष्णियान्यभिमादिजाहो अभिमादिजाहो वृष्णियानि सगोंसं वृष्णियान्यभिमादिजाहो अभिमादिजाहो वृष्णियानि वृष्णियान्यभिमादिजाः अभिमादिजाः इत्यभिमादे साहाप्याजमानो अमृतायामृतायाप्याजमान आप्याजमानो अमृताय सोम सोमामृतायाप्याजमान आप्याजमानो अमृताय सोमाप्याजमान इत्याप्याजमानः अमृताय सोम सोमामृतायामृताय सोम दिवि दिवि सोमामृतायामृताय सोम दिवि सोम दिवि दिवि सोम सोम दिविश्रभागोंसि श्रभागोंसि दिवि सोम सोम दिविश्रभागोंसि श्रभागोंसि श्रभागोंसि दिवि दिवि श्रभागुस्युत्तमान्युत्तमानि श्रभागोंसि दिवि दिवि श्रभागुस्युत्तमानि श्रभागुस्युत्तमान्युत्तमानि श्रभागोंसि श्रभागुस्युत्तमानि धिष्व धिष्वोत्तमानि श्रभागोंसि श्रभागुस्युत्तमानि धिष्वानि धिष्व धिष्वोत्तमान्युत्तमानि धिष्वामाने त्यतोतमाने धिष्वेति धिष्वास्थादस्थादभ्या अभ्यस्थाद्विश्वास्थादभ्या ्रदग्निरग्निस्तदग्निराहाग्निरग्निराहतत्तदाहाग्निरग्निराहतत् हतदूतदाहतदूतदोतत्तदुसो मः सोम उतत्तदु सोमः सोम सोम उभ सोम आहाः सोम उभ सोम आहा सोम आहाः सोम सोम आहाहेत्याः बृहस्पति सविता सविता बृहस्पतिर्बृहस्पति सविता तत्तत् सविता बृहस्पतिर्बृहस्पति सविता तत् सविता तत्तत् सविता सविता तन्मे मे तत् सविता सविता तन्मे मे मे तत्तन्म आहाः मे तत्तन्म आहाः मेम आह पूषा पूषाः मेम आह पूषाः पूषा पूषाः पूषा पूषाः पूषा मामा पूषा पूषा मा धातधान्मा पूषा पूषा मा धातधान्मा सुकृतस्य धातधात् सुकृतस्य लोके लोके सुकृतस्य धातधात् सुकृतस्य लोके लोके लोके सुकृतस्य लोके सुकृतस्य यत्क्रन्दो अक्रन्दो यत्यजक्रन्दः प्रथमम् प्रथममक्रन्दो यत्यजक्रन्दः प्रथमम् प्रथमम् प्रथममक्रन्दो अक्रन्दः प्रथमम् जाजमानो जाजमानः प्रथममक्रन्दो अक्रन्दः प्रथमम् जाजमानः जाजमानो जाजमानः प्रथमम् प्रथमम् जाजमान उद्यन् उद्यन् जाजमानः प्रथमम् प्रथमम् जाजमान उद्यन् जाजमान उद्यन् उद्यन् जाजमानो जाजमान उद्यन् समुद्रात् समुद्रादुद्यन् जाजमानो जाजमान उद्यन् समुद्राद्यन् समुद्रात् समुद्रादुद्यन् उद्यन् समुद्रादुतो समुद्रादुद्यन् उद्यन् समुद्रादुद्यन् समुद्रादुतो समुद्रात् समुद्रादुतो वा भूत समुद्रात् समुद्रादुतो वा भूतो वा पुरीषात् पुरीषात् भूतो वा पुरीषा पुरीषात् पुरीषात् वा पुरीषादिति पुरेषास्य वक्षा वक्षा श्येनस्य श्येनस्य वक्षा हरिणस्य हरिणस्य वक्षा श्येनस्य श्येनस्य वक्षा हरिणस्य हरिणस्य हरिणस्य वक्षा वक्षा हरिणस्य बाहो बाहो हरिणस्य वक्षा वक्षा हरिणस्य बाहो हरिणस्य बाहो बाहो हरिणस्य हरिणस्य बाहो उपस्तुतमुपस्तुतम् बाहो हरिणस्य हरिणस्य बाहो उपस्तुतम् बाहो उपस्तुतमुपस्तुतम् बाहो बाहो उपस्तुतञ्जनि मजनिमोपस्तुतम् बाहो बाहो उपस्तुतञ्जनि बाहो इति बाहो उपस्तुतञ्जनि मजनिमोपस्तुतमुपस्तुतञ्जनि मदत्तज्जनिमोपस्तुतमुपस्तुतञ्जनि मददस्तुतमित्युपास्तुतम् जनि मदत्तज्जनि मजनि मदत्ते ते तज्जनि मजनि मदत्ते दत्तत्ते अर्वन् अर्वन् दे दत्तत्ते अर्वन् अर्वन् अर्वन् दे दे अर्वन्नोर्वन् अपां पृष्ठम् पृष्ठमपामपां पृष्ठमस्य पृष्ठमपामपां पृष्ठमसे पृष्ठमस्य पृष्ठम् पृष्ठमसि यो निर्यो निरसि पृष्ठम् पृष्ठमसि यो निः यो निर्यो निरस्य यो निरग्ने रग्नेर्यो निरस्य यो निरग्ने यो निरग्ने रग्नेर्यो निर्यो निरग्ने समुद्रगं समुद्रमग्नेर्यो निर्यो निरग्ने समुद्रम् अग्ने समुद्रगं समुद्रमग्ने रग्ने समुद्रमभितो अभितः समुद्रमग्ने रग्ने समुद्रमभितः समुद्रमभितो अभितः समुद्रगं समुद्रमभिन्वमानम् बिन्वमानमभितः समुद्रगं समुद्रमभितः पिन्वमानम् अभितः पिन्वमानम् बिन्वमानमभितो अभितः पिन्वमानम् महो महो वर्धमानम् वर्धमानम् महा महो वर्धमानम् वर्धमानम् महा महो मह आचचा महो मह आचुष्करम् पुष्करम् च चपुष्करम् पुष्करम् पुष्करम् च पुष्करम् दिवो दिवः पुष्करम् च पुष्करम् दिवः पुष्करम् दिवो दिवः पुष्करम् पुष्करम् दिवो मात्रया मात्रया दिवः पुष्करम् पुष्करम् दिवो मात्रया मात्रया मात्रया दिवो दिवो मात्रया वरिणा वरिणा मात्रया दिवो दिवो मात्रया वरिणा मात्रया वरिणा वरिणा मात्रया मात्रया वरिणा प्रथस्व प्रथस्व वरिणा मात्रया मात्रया वरिणा प्रथस्व वरिणा प्रथस्व प्रथस्व वरिणा वरिणा प्रथस्व प्रथस्व ज्ञानम् च ज्ञानम् ब्रह्म ब्रह्म ज्ञानम् प्रथमम् प्रथमम् च ज्ञानम् ब्रह्म ब्रह्म ज्ञानम् प्रथमम् ज्ञानम् प्रथमम् प्रथमम् च ज्ञानम् च ज्ञानम् प्रथमम् पुरस्तात् पुरस्तात् प्रथमम् च ज्ञानम् च ज्ञानम् प्रथमम् पुरस्तात् प्रथमम् पुरस्तात् पुरस्तात् प्रथमम् प्रथमम् पुरस्तात् द्वि पुरस्तात् प्रथमम् प्रथमम् पुरस्तात् द्वि पुरस्तात् पुरस्ताद् श्रीमतस्य मतो विपुरस्तात् पुरस्ताद् श्रीमतः श्रीमतस्य मतो विविशि मतस्सु रुजः सुरुजः श्रीमतो विविशि मतस्सु रुचः श्रीमतस्सु रुजः सुरुजः श्रीमतस्य मतस्सु रुचो वेनो वेनस्सुरुजः श्रीमतस्य मतस्सु रुचो वेन सुरुजो वेनो वेनस्सुरुजः सुरुजो वेन आवरावृवेनस्सुरुजः सुरुजो वेन आवः इति सुरुचः वेन आवरावृवेनो वेन आवः आवरित्यावः सुबुद्धिजा बुद्धिजा सबुद्धिजा उपमा उपमा बुद्धिजा सबुद्धिजा उपमा बुद्धिजा उपमा उपमा बुद्धिजा बुद्धिजा उपमा अस्यास्योपमा बुद्धिजा बुद्धिजा उपमा अस्यास्योपमा अस्यास्योपमा उपमा अस्य विष्ठा विष्ठा अस्योपमा उपमा अस्य विष्ठा इत्युपमा विष्ठा विष्ठा अस्यास्य विष्ठा सदस्यतो विष्ठा अस्यास्य विष्ठा सदः विष्ठा सदस्यतो विष्ठा विष्ठा सदस्य दशतो विष्ठा विष्ठा सदश्च विष्ठा इति योनिमसतो असतो योनिञ्च च यो निमसतः निमसतो असतो योनिञ्जो निमसतश्च दासतो योनिञ्जो निमसतश्च असदश्च चासतो असदश्च विवर्विवश्चासतो असदश्च विवः विवर्विव विवाहश्च च विवाहगर्भस्य गोसगो हिरण्यगर्भो हिरण्यगर्भ समवर्तता वर्ततसगो हिरण्यगर्भो हिरण्यगर्भ समवर्तता हिरण्यगर्भ इति हिरण्या गर्भः समवर्तता वर्ततसगो समवर्तताग्रे अग्रे वर्ततसगो समवर्तताग्रे वर्तताग्रे अग्रे वर्तता वर्तताग्रे भूतस्य भूतस्याग्रे वर्तता वर्तताग्रे भूतस्याग्रे भूतस्य भूतस्याग्रे अग्रे भूतस्य जातो जातो भूतस्याग्रे अग्रे भूतस्य जातः भूतस्य जातो जातो भूतस्य भूतस्य जातः पतिष्पतिर्जातो भूतस्य भूतस्य जातः पतिः जातः पतिष्पतिर्जातो जातः पतिरेक एकस्पतिर्जातो जातः पतिरेकः पतिरेक एकस्पतिष्पतिरेक आसीदासीदेकस्पतिष्पतिरेक रोचने दिवो जे दिवो रोचने दिवो जे दिवो जे दिवो दिवो जे वा वाजे दिवो दिवो ये वा वाजे देवा सूर्यस्य सूर्यस्य वाजे देवा सूर्यस्य सूर्यस्य सूर्यस्य वा वा सूर्यस्य रश्मिषु रश्मिषु सूर्यस्य वा वा सूर्यस्य रश्मिषु सूर्यस्य रश्मिषु रश्मिषु सूर्यस्य सूर्यस्य रश्मिषु रश्मिष्विति रश्मिषु येषामप्सुप्सु येषाञ्जेषामप्सु सदस्सदो अप्सु येषाञ्जेषामप्सु सुतः अप्सु सदस्सदो अप्सप्सु ततः कृतं कृतकं सदो अप्सप्सु ततः कृतम् अप्सित्यभूसु कृतं कृतकं सदस्सदः कृतं नेभ्यस्तेभ्यः कृतकं सदस्सदः कृतं नेभ्यस्तेभ्यः कृतं कृतं देभ्यः सर्पेभ्यः सर्पेभ्यस्तेभ्यः कृतं कृतं देभ्यः सर्पेभ्यः सर्पेभ्यः सर्पेभ्यस्तेभ्यस्तेभ्यः सर्पेभ्यो नमो नमः सर्पेभ्यस्तेभ्यस्तेभ्यः सर्पेभ्यो नमः सर्पेभ्यो नमो नमः सर्पेभ्यः सर्पेभ्यो नमः इति नमः इषव इषवो या इषवो या दुधानाय दुधानामिषभो या इषभो या दुधानाय इषभो या दुधानाय दुधानामिषभ इषभो या दुधानाय ये या दुधानामिषभ इषभो या दुधानाय दुधानाय ये या दुधानाय दुधानाय वा वाजे या दुधानाय दुधानाय वा दुधानामिति गातो दानाय वा वाजे ये वा वनस्पतिनो वनस्पतिनो वाजे ये वा वनस्पतिनो वनस्पतेनो वनस्पतेनो वा वनस्पते गोरन्मनो वनस्पतेनो वा वनस्पते गोरनो वनस्पते गोरन्मनो वनस्पतेनो वनस्पते गोरनो अन्वित्यनो वटेष्व वटेषु भाजे ये वा वटेषु वटेष्व वटेषु वा वटेषु शेरते शेरते वटेषु वा वटेषु शेरते वटेषु शेरते शेरते वटेष्व वटेषु शेरते देभ्यस्तेभ्यः शेरते वटेष्व वटेषु शेरते देभ्यः शेरते देभ्यस्तेभ्यः शेरते शेरते देभ्यः सर्पेभ्यः सर्पेभ्यस्तेभ्यः शेरते देभ्यः सर्पेभ्यः देभ्यः सर्पेभ्यः सर्पेभ्यस्तेभ्यस्तेभ्यः सर्पेभ्यो नमो नमः सर्पेभ्यस्तेभ्यस्तेभ्यः सर्पेभ्यो नमः सर्पेभ्यो नमो नमः सर्पेभ्यः सर्पेभ्यो नमः नमः इति नमः ध्रुवा ध्रुवासि धरुणा धरुणासि ध्रुवा ध्रुवासि धरुणा धरुणास्त्रिषि धरुणास्त्रुदास्त्रुदा धरुणास्त्रिषि धरुणास्त्रुदा धरुणास्त्रदास्त्रुदा धरुणा धरुणास्त्रुदा विश्वकर्मणा विश्वकर्मणास्त्रुदा धरुणा धरुणास्त्रुदा विश्वकर्मणा विश्वकर्मणा विश्वकर्मणास्त्रुदास्त्रुदा विश्वकर्मणा सुकृदा सुकृदा विश्वकर्मणास्त्रुदास्त्रुदा विश्वकर्मणा सुकृदा विश्वकर्मणा सुकृदा सुकृदा विश्वकर्मणा विश्वकर्मणा सुकृदा विश्वकर्मणेति विश्वाकर्मणा समुद्रस्य समुद्रस्त्वा मामात्वा समुद्रः समुद्रस्य समुद्रस्त्वा समुद्र उदत् समुद्रस्त्वा समुद्र उदत् समुद्रः समुद्र उद्वधीद्वधीदुत् समुद्रः समुद्र उद्वधीद्वधेद्वधेदुद्वधेन्मावधेदुद्वधेन्मावधेन्मा सुवर्णः सुवर्णो मावधीद्वधेन्मा सुवर्णः सुवर्णः सुवर्णो मामा सुवर्णो व्यधमानाव्यधमाना सुवर्णो मामा सुवर्णो व्यधमानाव्यधमाना सुवर्णः सुवर्णो व्यधमाना पृथिवीं पृथिवीं व्यधमाना सुवर्णः सुवर्णो व्यधमाना पृथिवी व्यधमाना पृथिवीं पृथिवीं व्यधमाना व्यधमाना पृथिवीं दृगोह दृगोह पृथिवीं व्यधमाना व्यधमाना पृथिवीं दृगोह दृगोह दृगोह पृथिवीं पृथिवीं दृगोह वेदि दृगोह प्रजापतिस्त्वा प्रजापतिः प्रजापतिस्त्वा साधयतु साधयतु त्वा प्रजापतिः प्रजापतिस्त्वा साधयतु प्रजापतिरिति प्रजापतिः साधयतु साधयतु त्वा साधयतु पृथिव्या पृथिव्याः साधयतु त्वा साधयतु पृथिव्याः साधयतु पृथिव्याः पृथिव्याः साधयतु साधयतु पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः साधयतु साधयतु पृथिव्याः पृष्ठे पृथिव्याः पृष्ठे पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे व्यजस्वदेन् व्यजस्वदेन् पृष्ठे पृथिव्याः पृथिव्याः पृष्ठे व्यजस्वदे पृष्ठे व्यजस्वतीं व्यजस्वतीं पृष्ठे पृष्ठे व्यजस्वतीं बृहस्वतीं बृहस्वतीं व्यजस्वतीं पृष्ठे पृष्ठे व्यजस्वतीं बृहस्वतीं बृहस्पतीं बृहस्पतीं बृहस्पतीं व्यजस्वतीं व्यजस्वतीं बृहस्पतीं प्रथा प्रथा प्रथस्पतीं व्यजस्वतीं व्यजस्वतीं बृहस्पतीं प्रथः बृहस्पतीं प्रथः प्रथः प्रथस्पतीं बृहस्पतीं प्रथोऽस्त्यसि प्रथः प्रथस्पतीं बृहस्पतीं प्रथोऽसि पृथिव्यस्तिसि पृथिव्यस्तिसि पृथिव्यस्तिसि पृथिव्यसि पृथिव्यस्तति पृथिवी पृथिव्यस्ति भोरस्तिसि भोरसि भोरस्ति भोमिरस्तिसि भूमिरस्तिसि दूर्वे नो नो दूर्वे प्रप्रदो नो नो दूर्वे मधुमागो अस्तु सूर्यो अस्तु मधुमान् मधुमागो अस्तु सूर्यः मानिति मधो मानो सूर्य सूर्यो अस्त्वस्तु सूर्यः सूर्य इति सूर्यः दीर्घावो गावो माध्वीर्माध्वीर्गावो भवन्तु भवन्तु गावो माध्वीर्माध्वीर्गावो भवन्तु गावो भवन्तु भवन्तु गावो गावो भवन्तु नो नो भवन्तु गावो गावो भवन्तु नः नो नो भवन्तु भवन्तु नः इति नः ीत्यौर्महीमही द्यौः पृथिवी पृथिवी द्यौर्महीमही द्यौः पृथिवी पृथिवे पृथिवे द्योर्द्योः पृथिवे च पृथिवे द्योर्द्योः पृथिवी च पृथिवी च पृथिवी पृथिवी च नोनश्च पृथिवी पृथिवी च नश्च जन इममिमन्नश्च जन इमन्नो न इमै यज्ञमिमन्नो न इमै यज्ञम् इमै यज्ञै यज्ञमिममिमै यज्ञम्यमिक्षताम्यमिक्षताय यज्ञमिममिमै यज्ञम्यमिक्षताम्यमिक्षताम्यमिक्षतां यज्ञं यज्ञं ष्णो परमं परमं विष्णोस्तद्विष्णो परमोः परमं परमं विष्णोर्विष्णोः परमं परं पदं परं विष्णोर्विष्णोः परमं पदं परमं पदं परं परमं परमं पदगो सदा सदा पदं परमं परमं पदगो सदा पश्यन्ति पश्यन्ति सदा सदा पश्यन्ति सोरयः सोरयः पश्यन्ति सदा सदा पश्यन्ति सोरयः पश्यन्ति सोरयः सोरयः पश्यन्ति पश्यन्ति सोरयः सोरय इति सोरयः दिवे दिवि दिवि वचक्षुश्चक्षुरिव दिवि दिवि वचक्षुः वचक्षुश्चक्षुरिवे वचक्षुरातदमातदं चक्षुरिवे वचक्षुरातदं चक्षुरातदमातदं चक्षुश्चक्षुरातदम् ध्रुवास्य ध्रुवा ध्रुवासि पृथिवी पृथिव्यसि ध्रुवा ध्रुवासि पृथिवी पृथिवे पृथिव्यस्य पृथिवी सहस्वदहस्व पृथिव्यस्य पृथिवेदहस्वादि सहस्व सहस्व पृथिवी पृथिवी सहस्वपृतन्यतः पृतन्यतः सहस्व पृथिवी पृथिवी सहस्वपृतन्यतः सहस्वपृतन्यतः पृतन्यतः सहस्वदहस्व पृतन्यतः इति पृतन्यतः स्यूता देवेभिः देवेभिः स्यूता स्यूता देवेभिरमृतेनामृतेन देवेभिः स्यूता स्यूता देवेभिरमृतेन देवेभिरमृतेनामृतेन देवेभिर्देवेभिरमृतेनामृतेन देवेभिर्देवेभिरमृतेनामृतेनामृतेनामृतेनाग अगा आमृतेनामृतेनागाग इत्यगास्ते देयास्ते अग्ने अग्ने देयास्ते अग्ने अग्ने अग्ने ते अग्ने सूर्ये सूर्ये अग्ने ते अग्ने सूर्ये सूर्ये सूर्ये अग्ने अग्ने सूर्ये रुचो रुचः सूर्ये अग्ने अग्ने सूर्ये ये रुचो रुचः सूर्ये सूर्ये रुच उद्यत उद्यतो रुचः सूर्ये सूर्ये रुच उद्यतः उद्यत उद्यतो रुचो रुच उद्यतो दिवं दिवमुद्यतो रुचो रुच उद्यतो दिवम् उद्यतो दिवं दिवमुद्यत उद्यतो दिवमा तन्वन्द्या तन्वन्दि दिवमुद्यत उद्यतो दिवमा तन्वन्दि यत इत्युदोद्यतः मा तन्वन्द्या तन्वन्दि दिवं दिवमा तन्वन्दि रश्मिभिः रश्मिभिरा तन्वन्दि दिवं दिवमा तन्वन्दि रश्मिभिः रश्मिभिः रश्मिभिरा तन्वन्द्या तन्वन्दि रश्मिभिः आनन्दीत्या तन्वन्ति रश्मिभिर्रश्मिभिः सर्वाभिः सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचे रुचे सर्वाभिस्ताभिस्ताभिः सर्वाभिरुचे सर्वाभिरुचे रुचे सर्वाभिः सर्वाभिरुचे जनाय जनाय रुचे सर्वाभिः सर्वाभिरुचे जनाय रुचे जनाय जनाय रुचे रुचे जना जनो नो जनाय रुचे रुचे जना जनः जनो नो जनाय जनाय नस्कृति कृधि नो जनाय जनाय नस्कृति नस्कृति कृधि नो नस्कृति कृधि यावो भोजा यावो देवा देवा भोजा यावो देवा देवा देवा वो वो देवा सूर्ये सूर्ये देवा वो वो देवा सूर्ये देवा सूर्ये सूर्ये देवा देवा सूर्ये रुचो रुच सूर्ये देवा देवा सूर्ये सूर्ये रुचो रुच सूर्ये सूर्ये रुचो गोषु गोषु रुच सूर्ये सूर्ये रुचो गोषु रुचो गोषु गोषु रुचो रुचो गोष्वश्वेष्वश्वेषु गोषु रुचो रुचो गोष्वश्वेषु गोष्वश्वेष् पुष्पेषु गोषु गोष्पश्वेषु जाजा अश्वेषु गोषु गोष्पश्वेषु जाष्वेषु जाजा अश्वे स्वस्वे रुजार्जोर्जो जा अश्वे स्वस्वे रुजार्जः रुजोर्जो जाजार्जः रुच इति रुचः अग्नीताभिस्ताभिरिन्द्रा अग्नि इन्द्राग्नीताभिः सर्वाभिः सर्वाभिस्ताभिरिन्द्रा अग्नि इन्द्राग्नीताभिः सर्वाभिः अग्नि इन्द्रा अग्नि

वाजिनमग्नेरग्नेर्वाजिनम् भुवनस्य भुवनस्य वाजिनमग्ने वाजिनमग्नेरग्नेर्वाजिनम् वाजिनमग्नेर्वैष्मानरस्य वैश्वानरस्याग्नेर्वाजिनम् वाजिनमग्नेर्वैश्वानरस्यैश्वानरस्य वैश्वानरस्याग्नेरग्नेर्वैश्वानरस्य च वैश्वानरस्याग्नेरग्नेर्वैश्वानरस्य च वैश्वानरस्य तथ वैश्वानरस्य वैश्वानरस्य ज्योतिषा ज्योतिषाग्निरग्निर्ज्योतिषा ज्योतिष्मान् ज्योतिष्मान् ज्योतिषाग्निरग्निर्ज्योतिषा ज्योतिष्मान् ज्योतिष्मान् ज्योतिषा ज्योतिषा ज्योतिष्मान् ज्योतिष्मान् ज्योतिषा ज्योतिषा ज्योतिष्मान् रुक्मः ज्योतिष्मान् रुक्मो रुक्मो ज्योतिष्मान् ज्योतिष्मान् रुक्मो वक्षदा वक्षदा रुक्मो ज्योतिष्मान् ज्योतिष्मान् रुक्मो वक्षसा वर्चसा वर्चसा रुक्मो रुक्मो वर्चसा वर्चस्वानु वर्चस्वानु वर्चसा रुक्मो रुक्मो वर्चसा वर्चस्वा वक्षसा वक्षस्वानु वक्षस्वानु वक्षसा वक्षसा वक्षस्वानि वक्षस्वा प्रत्यर्जय त्वार्जर्जय प्रत्यर्जय त्वार्जय सहस्रस्य प्रतिमां प्रतिमागो सहस्रस्य प्रतिमां विश्वरूपं विश्वरूपं विश्वरूपम् प्रतिमागो सहस्रस्य सहस्रस्य प्रतिमाम् विश्वरूपम् प्रतिमाम् विश्वरूपम् विश्वरूपम् प्रतिमाम् प्रतिमाम् विश्वरूपम् प्रतिमामिति प्रतिमा विश्वरूपमिति विश्वरूपम् परिवृन्धि वृन्धि परिपरि वृन्धि हरसा हरसा वृन्धि परिपरि वृन्धि हरसा हरसा हरसा वृन्धि वृन्धि हरसा मामा हरसा वृन्धि वृन्धि हरसा हरसा मामा हरसा हरसा माभ्यभिमा हरसा हरसा माभिमाभ्यभिमामाभिमृक्षो वृक्ष अभिमामाभिमृक्षः वृक्षो वृक्ष अभ्यभिवृक्षश्चतायुषको शतायुषम् वृक्ष अभ्यभिवृक्षश्चतायुषम् वृक्षश्चतायुषको शतायुषम् वृक्ष वृक्षश्चतायुषम् गृणुहि गृणुहि चतायुषम् वृक्षो वृक्षश्चतायुषम् गृणुहि शतायुषको शतायुषम् गृणुहि चीयमानश्चीयमानः गृणुहि शतायुषको शतायुषम् गृणुहि चीयमानः शतायुषमिति शतायुषम् चीयमानश्चीयमानः गृणुहि गृणुहि चीयमानः चीयमान इति चीयमानः मामेममिमम् माहिकुंसीर्हिकुंसीर्न् मेममिमम् माहिकुंसी माहिकुंसेर्हिकुन्देर् मामाहिकुंसेर्द्विपादम् द्विपादको हिकुन्देर् मामाहिकुंसेर्द्विपादम् द्विपादकुं हिकुंसेर्हिकुंसेर्द्विपादम् पशूनाम् पशूनाम् द्विपादकुं हिकुंसेर्हिकुंसेर्द्विपादम् पशूनः द्विपादम् पशूनाम् पशूनाम् द्विपादम् द्विपादम् पशूनाको सहस्राक्ष सहस्राक्ष पशूनाम् द्विपादम् द्विपादम् पशूनाको सहस्राक्ष द्विपादमिति द्विपादम् पशूनाकुं सहस्राक्ष सहस्राक्ष पशूनाम् पशूनाकुं सहस्राक्ष मेधे मेधे सहस्राक्ष पशूनाम् पशूनाकुं सहस्राक्ष मेधे सहस्राक्ष मेधे मेधे सहस्राक्ष सहस्राक्ष मेध आ मेधे सहस्राक्ष सहस्राक्ष मेध आ सहस्राक्षेति सहस्राक्ष मेध आ मेधे मेध आचीयमानश्चीयमान आ मेधे मेध आचीयमानः आचीयमानश्चीयमान आचीयमानः चीयमान इति चीयमानः मयुमारण्यमारण्यममयुमयुमारण्यमम् मन्वारण्यम् मयुम् मयुमारण्यमनो आरण्यमन्नन्वारण्यमारण्यमनुते अन्वारण्यमारण्यमनुते अन्मनुते दिशामि दिशामि ते अन्मनुते दिशामि दिशामि दिशामि ते ते दिशामि तेन तेन दिशामि ते ते दिशामि तेन दिशामि तेन तेन दिशामि दिशामि तेन चिन्वानश्चिन्वानस्तेन दिशामि दिशामि तेन चिन्वानः चिन्वानश्चिन्वानस्तेन तेन चिन्वानस्तनुवस्तनुवश्चिन्वानस्तेन तेन चिन्वानस्तनुवः स्तनुवश्चिन्वानश्चिन्वानस्तनुवानि धनुवश्चिन्वानश्चिन्वानस्तनुवानि धनुवानि धनवस्तनुवा निषीद सीदनि धनुवस्तनुवा निषीद सीदनि निषीद सीदेति सीदास्य ध्राजिन्द्राजिम् वादस्य वादस्य ध्राजिम् वरुणस्य वरुणस्य ध्राजिम् वादस्य वादस्य ध्राजिम् वरुणस्य ध्राजिम् वरुणस्य वरुणस्य ध्राजिन्द्राजिम् वरुणस्य नाभिन्नाभिम् वरुणस्य ध्राजिन्द्राजिम् वरुणस्य नाभिम् वरुणस्य नाभिन्नाभिम् वरुणस्य वरुणस्य नाभिमश्वमश्वन्नाभिम् वरुणस्य वरुणस्य वाजिनं वाजिनेषु वाजिनेषु वाजिनेषु वाजिनं वाजिनेषु त्रिंवष्टर्वरुणस्य त्वष्टर्वरो त्रिंवरो त्रिंवष्टर्वरुणस्य द्रष्टुर्वरुणस्य वरुणस्य त्वष्टुम् द्रष्टुर्वरुणस्य नाभिन्नाभिम् वरुणस्य त्वष्टुस्त्वष्टुर्वरुणस्य नाभिन्नाभिम् वरुणस्य वरुणस्य नाभिमविन्नाभिम् वरुणस्य वरुणस्य नाभिमविन्नाभिमविन्नाभिमविम् ज्ञानाञ्जज्ञानामविन्नाभिन्नाभिमविन्यज्ञानाज्ञानाभिमविन्यज्ञानागोरजसोरजसोरजज्ञानाञ्जज्ञानागोरजसपरस्मात्परस्माद्रजसोरजज्ञानाञ्जज्ञानागोरजसपरस्मात् सुरस्यासुरस्य दाहस्री गोदाहस्री मधुरस्य मायाम् मायामसुरस्य दाहस्री गोदाहस्री मधुरस्य मायामग्नेग्ने मायाम् मायामग्ने मामाग्ने मायाम् मायामग्ने मामाग्नेग्ने परमे परमे हिगोधेर्मामाहिगोधे परमे परमे परमे हिगुंसीर्हिगुंसीर्परमेव्यमन् परमे हिगुंसीर्हिगुंसीर् परमेव्यमन् परमे व्यामन् परमे व्यामन् परमे परमेव्यमन्दिवि ओमन्नायुमोर्नायुमिमामिमामोर्नायुम् वरुणस्य वरुणस्योर्नायुमिमामिमामोर्नायुम् वरुणस्य वरुणस्य मायाम् मायाम् वरुणस्य वरुणस्य मायाम् त्वजम् त्वजम् मायाम् वरुणस्य वरुणस्य मायाम् त्वजम् मायाम् त्वजम् त्वजम् मायाम् मायाम् त्वजम् पशूनाम् पशूनाम् त्वजम् मायाम् मायाम् त्वजम् पशूनाम् पशूनाम् पशूनाम् त्वजम् त्वजम् पशूनाम् त्रिपदाम् त्रिपदाम् पशूनाम् त्वजम् त्वजम् पशूनाम् त्रिपदाम् पशूनाम् त्रिपदाम् त्रिपदाम् पशूनाम् पशूनाम् त्रिपदाम् चतुष्पदाम् चतुष्पदाम् त्रिपदाम् पशूनाम् पशूनाम् त्रिपदाम् चतुष्पदाम् चतुष्पदाम् चतुष्पदाम् द्रपदाम् द्रपदाम् चतुष्पदाम् द्विपदामिति द्विपदामिति प्रजानाम् प्रजानाम् त्वष्टुस्त्वष्टुः प्रजानाम् प्रथमम् प्रथमम् प्रजानाम् त्वष्टुस्त्वष्टुः प्रजानाम् प्रथमम् प्रजानाम् प्रथमम् प्रथमम् प्रजानाम् प्रजानाम् प्रथमम् जनित्रम् जनित्रम् प्रथमम् प्रजानाम् प्रजानाम् प्रथमम् जनित्रम् प्रजानामिति प्राजानाम् प्रथमम् जनित्रम् जनित्रम् प्रथमम् प्रथमम् जनित्रमग्नेऽग्ने जनित्रम् प्रथमम् प्रथमम् जनित्रमग्ने जनित्रम् जनित्रमग्ने वामाग्ने जनित्रम् जनित्रमग्ने वाग्ने मामाग्नेऽग्ने माहिगोधेर्हिगोधेर्माग्ने ग्ने माहिगोधीर्हिगोधीर्हिगोधीर्मामाहिगोधीः परमे परमे हिगोधीर्मामाहिगोधीः परमे परमे परमे हिगोधीर्हिगोधे परमे व्योमन् व्योमन् परमे हिगोधीर्हिगोधे परमे व्योमन् परमे दिवि ओमन्नो अरण्यमारण्यमुष्ट्रमुष्ट्रमारण्यमन्वन्वारण्यमुष्ट्रमुष्ट्रमारण्यमनो अरण्यमन्वन्वारण्यमारण्यमनुते ते अन्वारण्यमारण्यमनुते दिशामि दिशामि ते दिशामि ते दिशामि ते दिशामि ते न तेन दिशामि ते ते दिशामि ते न दिशामि तेन दिशामि दिशामि तेन जिन्वानश्चिन्वानस्तेन दिशामि दिशामि तेन जिन्वानस्तेन जिन्वानश्चिन्वानस्तेन तेन जिन्वानस्तनुवः जातो अच्छेति जातुश्चो जात् जातश्चो जात् जातो जातश्चो शोजाः पृथिव्या पृथिव्या शोजाः जातो जातश्चोजाः पृथिव्यात् पृथिव्याः पृथिव्या शोजाच्छोजात् पृथिव्या उदोद पृथिव्या शोजाच्छोजात् पृथिव्या उदा उदोद पृथिव्या पृथिव्या उदमा भोद पृथिव्या पृथिव्या उदमा भोदोदवा दिवो दिवो भोदोदवा दिवः दिवो दिवो वा दिवस्परि परि दिवो वा दिवस्परि परि परि दिवो दिवस्परि परि परि प्रजा प्रजा जेन जेन प्रजा विश्वगन् वा विश्वगन् वा प्रजा जेन जेन प्रजा विश्वगन् वा प्रजा विश्वकर्मा विश्वकर्मा प्रजा प्रजा विश्वकर्मा ज्ञान ज्ञान विश्वकर्मा प्रजा प्रजा विश्वकर्मा ज्ञान प्रजाकर्मा ज्ञान ज्ञान विश्वकर्मा विश्वकर्मा ज्ञान तन्तम् ज्ञान विश्वकर्मा विश्वकर्मा ज्ञान विश्वकर्मेति विश्वकर्मा ज्ञान तन्तम् ज्ञान ज्ञानर्थमग्ने अग्नेतम् ज्ञान ज्ञानर्थमग्ने ज्ञानडिति वि आनड् अग्ने अग्ने तन्तमग्ने हेडो हेडो अग्ने तन्तमग्ने हेडः हेडो हेडो अग्ने अग्ने हेडः परिपरि हेडो अग्ने अग्ने हेडः परि हेडः परिपरि हेडो हेडः परि दे दे परि हेडो हेडः परि दे दे परिपरि दे वृणक्तु वृणक्तु दे परिपरि दे वृणक्तु दे वृणक्तु वृणक्तु दे दे वृणक्तु वृणक्तु अजाहिक्यदाजाक्यग्ने अग्नेत्यदाजाक्यग्ने ष्टाजनिष्टाग्नेरजनिष्टाजनिष्टाग्नेरजनिष्टागर्भाद्गर्भादजनिष्टाग्नेरग्नेरजनिष्टगर्भात्सागर्भात्सागर्भात्गर्भात् सा वै वै सा गर्भाद्गर्भात् सा वै सा वै वै सा वा अपश्यत् पश्यद् वै सा वा अपश्यत् अपश्यत् अपश्यद्वै वा अपश्यज्जनितारम् जनितारम् अपश्यद् वै वा अपश्यत् जनितारम् जनितारमग्रे अग्रे जनितारम् जनितारमग्रे प्रचेति चेति प्रवीर्यम् वृत्रम् वृत्रगुष्ण्यधत् वृत्रमुदोद वृत्रगुष्ण्यधत् यज्ञवाहसो विप्रस्य यज्ञवाहसो विप्रस्य वा विप्रस्य यज्ञवाहसो विप्रस्य वा वाहस इति यज्ञा वाहसः विप्रस्य वामदीनाम् मदीनाम् वा विप्रस्य विप्रस्य वामदीनामदीनामिति मदेना शृणुत शृणुत मरुतो मृद शृणुताः भगो शृणुत मरुतो मृद शृणुताहम् शृणुताः भगो हवगो शृणुत शृणुताहम् श्रियसे गङ्गग्व श्रियसे श्रियसे गम्भानुगर्भानुभः कग्व श्रियसे श्रियसे गम्भानुभिः गम्भानुभिस्य मिमिक्षिरे मिमिक्षिरे सम्भानुभिर्भानुभिः सम्मिमिक्षिरे मिमिक्षिरे मिमिक्षिरे सगौदम् मिमिक्षिरे ते ते मिमिक्षिरे सगौदम् मिमिक्षिरे ते मिक्षिरे ते ते मिमिक्षिरे मिमिक्षिरे ते रश्मिभिरश्मिभिस्ते मिमिक्षिरे मिमिक्षिरे रश्मिभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभिरुक्भिस्तेभि वाशीबन्धो वाशीबन्धस्ते ते वाशीबन्ध इष्मिण इष्मिणो वाशीबन्धस्ते ते वाशीबन्ध इष्मिणः वाशीबन्ध इष्मिण इष्मिणो वाशीबन्धो वाशीबन्ध इष्मिणो अभिरवो अभिरव इष्मिणो वाशीबन्धो वाशीबन्ध इष्मिणो अभिरव वाशीबन्ध इति वाशीबन्धः इष्मिणो अभिरवो अभिरव इष्मिण इष्मिणो अभिरवो विद्रे विद्रे अभिरव इष्मिण इष्मिणो अभिरव विद्रे विद्रे विद्रे अभिरव अभिरव विद्रे प्रियस्य प्रियस्य विद्रे अभिरव अभिरव विद्रे प्रियस्य विद्रे प्रियस्य प्रियस्य विद्रे विद्रे प्रियस्य मारुदस्य मारुदस्य प्रियस्य विद्रे विद्रे प्रियस्य मारुदस्य मारुदस्य मारुदस्य प्रियस्य प्रियस्य मारुदस्य धाम नो धाम नो मारुदस्य प्रियस्य प्रियस्य मारुदस्य धाम नः मारुदस्य धाम नो धाम नो मारुदस्य मारुदस्य धाम नः न इति धाम नः भवते ते भवते हेडो हेडस्ते भवते हेडः हेडो हेडस्ते ते हेड उदुद्धेडस्ते ते हेड हेड उदुद्धेडो हेड उदुत्तममुत्तममुद्धेडो हेड उदुत्तमम् गजानश्चित्रश्चित्रो नश्चित्रो नश्चित्र आचित्रश्चित्र ुङ्गे अद्याद्ययुङ्गे धुरि धुरि युङ्गे अद्याद्ययुङ्गे धुरि धुरि धुरि युङ्गे युङ्गे धुरि गागा धुरि युङ्गे युङ्गे धुरि गागा धुरि धुरि गा अर्धस्य अर्धस्य गा धुरि धुरि गा अर्धस्य अर्धस्य अर्धस्य गागा अर्धस्त्रिषिमीवदश्रिमीवद अर्धस्य गागा अर्धस्त्रिषिमीवदः अर्धस्यषिमीवदश्रिमीवद अर्धस्य अर्थस्य शिमीवतो भामिनो भामिनश्रिमीवद अर्धस्य अर्थस्य शिमीवतो भामिनः भामिनो भामिनश्रिमीवदश्रिमीवद भामिनो दुरुहृणायोन् दुरुहृणायोन् भामिनश्रिमीवदश्रिमीवद भामिनो दुरुहृणायो भामिनो दुरुहृणायोन् दुरुहृणायोन् भामिनो भामिनो दुरुहृणायोन् आसन्निशोन् हृत्स्वद हृत्स्वद आसन्निशोन् आसन्निशोन् हृत्स्वद मयोभोन्मयोभोन् हृत्स्वद आसन्निशोन् आसन्निशोन् हृत्स्वद मयोभोन् आसन्निशोनित्यासम् हृत्सदा मयोभोन् मयोभोन् हृत्स्वदा हृत्स्वदा मयोभोन् योजा मयोभोन् हृत्स्वदा हृत्स्वदा मयोभोन् यः हृत्स इति हृत्सो असः मयोभोन् योजा मयोभोन् मयोभोन् जय रामेणाय यो मयोभोन् मयोभोन् जय रामोनिति मयः जय रामेणाय यो जयनाम् भृत्यां भृत्यामेधाय यो जयनाम् भृत्यां भृत्यां भृत्यामेषामेषां भृत्यां रणध दृणधत् भृत्यामेषामेषां भृत्यां भृत्यां भृत्यां ऋणधत्सद ऋणधत् भृत्यां भृत्यां ऋणधत्सहत्सजीवाज्जीवात्सदीवाग्नेन जनयाग्नेग्नेन जानयाग्नेग्नेन जा इति चतुर्थकाण्डे द्वितीयप्रश्नस्य घनपाठः समाप्तः।